प्राणो वै वै प्राणः प्राणो वा एष एष वै प्राणः प्राणो वा एषः प्राण इति प्राणः वा एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदुपागुंशरुपागुंशर्यदेश एष यदुपागुंशुः यदुपागुंशरुपागुंशर्यद्यदुपागुंशर्यद्यदुपागुंशर्यद्यदुपागुंशर्यत् उपागुंशुर्यद्यदुपागुंशुरुपागुंशर्यदुपागुंशुपात्रेणोपागुंशुपात्रेण यदुपागुंशुरुपागुंशर्यदुपागुंशुपात्रेण उपागुंशुरित्युपागुंशुः यदुपागुंशुपात्रेणोपागुंशुपात्रेण यद्यदुपागुंशुपात्रेण प्रथमः प्रथम उपागुंशुपात्रेण यद्यदुपागुंशुपात्रेण प्रथमः उपागुंशुपात्रेण प्रथमः प्रथम उपागुंशुपात्रेणोपागुंशुपात्रेण प्रथमश्च प्रथम उपागुंशुपात्रेणोपागुंशुपात्रेण प्रथमश्च उपागुंशुपात्रेणेत्युपागुंशु पात्रेण प्रथमश्च च प्रथमः प्रथमश्चोत्तम उत्तमश्च प्रथमः प्रथमश्चोत्तमः चोत्तम उत्तमश्च चोत्तमश्च चोत्तमश्च चोत्तमश्च उत्तमश्च चोत्तम उत्तमश्च ग्रहौ ग्रहौ चोत्तम उत्तमश्च ग्रहौ उत्तम इत्युदुत्तमः च ग्रहौ ग्रहौ च ग्रहौ गृह्येते गृह्येते ग्रहौ च ग्रहौ गृह्येते ग्रहौ गृह्येते गृह्येते ग्रहौ ग्रहौ गृह्येते प्राणम् प्राणम् गृह्येते ग्रहौ ग्रहौ गृह्येते प्राणम् गृह्येते प्राणम् प्राणम् गृह्येते गृह्येते प्राणमेवैव प्राणम् गृह्येते गृह्येते प्राणमेव गृह्येते इति गृह्येते प्राणमेवैव प्राणम् प्राणमेवान्वन्वेव प्राणम् प्राणमेवानु प्राणमिति प्राणम् एवान्वन्वेवैवानुप्रयन्ति प्रयन्त्यन्वेवैवानुप्रयन्ति अनुप्रयन्ति प्रयन्त्यन्मनुप्रयन्ति प्राणम् प्राणम् प्रयन्त्यन्मनुप्रयन्ति प्राणम् प्रयन्ति प्राणम् प्राणम् प्रयन्ति प्रयन्ति प्राणमन्मनु प्राणम् प्रयन्ति प्रयन्ति प्राणमनु प्रयन्तीति प्रायन्ति प्राणमन्मनु प्राणम् प्राणमनूदुदनु प्राणम् प्राणमनूदत् प्राणमिति प्राणम् अनूदुदन्मनोद्यन्ति यन्त्युदन्मनोद्यन्ति उद्यन्ति यन्त्युदुद्यन्ति प्रजापतिः प्रजापतिर्यन्त्युदुद्यन्ति प्रजापतिः यन्ति प्रजापतिः प्रजापतिर्यन्ति यन्ति प्रजापतिर्वै वै प्रजापतिर्यन्ति यन्ति प्रजापतिर्वै प्रजापतिर्वै वै प्रजापतिः प्रजापतिर्वा एष एष वै प्रजापतिः प्रजापतिर्वा एषः प्रजापतिरिति प्रजापतिः वा एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदाग्रेण आग्रेणो यदेश एष यदा आग्रेणः यदा आग्रेण आग्रेणो यद्यदा आग्रेणः प्राणः प्राण आग्रेणो यद्यदा आग्रेणः प्राणः आग्रेणः प्राणः प्राण आग्रेण आग्रेणः प्राण उपागुंशुरुपागुंशुः प्राण आग्रेण आग्रेणः प्राण उपागुंशुः प्राण उपागुंशुरुपागुंशुः प्राणः प्राण उपागुंशुः पत्नेः पत्नीरुपागुंशुः प्राणः प्राण उपागुंशुः पत्नीः प्राण इति प्राणः उपागुंशुः पत्नेः पत्नीरुपागुंशुरुपागुंशुः पत्नेः प्रजाः प्रजाः पत्नीरुपागुंशुरुपागुंशुः पत्नेः प्रजाः उपागुंशुरित्युपागुंशुः पत्नेः प्रजाः प्रजाः पत्नेः पत्नेः प्रजाः प्रप्रजाः पत्नेः पत्नेः प्रजाः प्र प्रजाः प्रप्रजाः प्रजाः प्रजनयन्ति जनयन्ति प्रप्रजाः प्रजाः प्रजनयन्ति प्रजा इति प्राजाः प्रजनयन्ति जनयन्ति प्रप्रजनयन्ति यद्यज्जनयन्ति प्रप्रजनयन्ति यत् जनयन्ति यद्यज्जनयन्ति जनयन्ति यदुपागुंशुपात्रेणोपागुंशुपात्रेण यज्जनयन्ति जनयन्ति यदुपागुंशुपात्रेण यदुपागुंशुपात्रेणोपागुंशुपात्रेण यद्यदुपागुंशुपात्रेण पात्नीवतम् पात्नीवतमुपागुंशुपात्रेण यद्यदुपागुंशुपात्रेण पात्नीवतम् उपागुंशुपात्रेण पात्नीवतम् पात्नीवतमुपागुंशुपात्रेणोपागुंशुपात्रेण पात्नीवतमाग्रेणादाग्रेणात्पात्नीवतमुपागुंशुपात्रेणोपागुंशुपात्रेण पात्नीवतमाग्रेणात् उपागुंशुपात्रेणेत्युपागुंशु पात्रेण पात्नीवतमाग्रेणादाग्रेणात्पात्नीवतम् पात्नीवतमाग्रेणात् गृह्णाति गृह्णात्या आग्रेणात्पात्नीवतम् पात्नीवतमाग्रेणात् गृह्णाति पात्नीवतमिति पात्नीवतम् आग्रेणात् गृह्णाति गृह्णात्याग्रेणादाग्रेणात् गृह्णाति प्रजानाम् प्रजानाम् गृह्णात्या आग्रेणादाग्रेणात् गृह्णाति प्रजानाम् गृह्णाति प्रजानाम् प्रजानाम् गृह्णाति गृह्णाति प्रजानाम् प्रजननाय प्रजननाय प्रजानाम् गृह्णाति गृह्णाति प्रजानाम् प्रजननाय प्रजानाम् प्रजननाय प्रजननाय प्रजानाम् प्रजानाम् प्रजननाय तस्मात् तस्मात् प्रजननाय प्रजानाम् प्रजानाम् प्रजननाय तस्मात् प्रजानामिति प्राजानाम् प्रजननाय तस्मात् तस्मात् प्रजननाय प्रजननाय तस्मात् प्राणम् प्राणम् तस्मात् प्रजननाय प्रजननाय तस्मात् प्राणम् प्रजननायेति प्राजननाय तस्मात् प्राणम् प्राणम् तस्मात् तस्मात् प्राणम् प्रजाः प्रजाः प्राणम् तस्मात् तस्मात् प्राणम् प्रजाः प्राणम् प्रजाः प्रजाः प्राणम् प्राणम् प्रजा अन्वनु प्रजाः प्राणम् प्राणम् प्रजा अनु प्राणमिति प्रा अनुम् प्रजा अन्वनु प्रजाः प्रजा अनुप्रप्राणु प्रजाः प्रजा अनुप्र प्रजा इति प्राजाः अनुप्रप्राण्वनु प्रजायन्ते जायन्ते प्राण्वनु प्रजायन्ते प्रजायन्ते जायन्ते प्रप्रजायन्ते देवा देवा जायन्ते प्रप्रजायन्ते देवाः जायन्ते देवा देवा जायन्ते जायन्ते देवा वै वै देवा जायन्ते जायन्ते देवा वै देवा वै वै देवा देवा वा इत इत इतैतो वै देवा देवा वा इतैतः वा इत इत इतैतो वै वा इतैतः पत्नीः पत्नीरितैतो वै वा इतैतः पत्नीः इतैतः पत्नीः पत्नीरितैत इतैतः पत्नी सुवर्गो सुवर्गम् पत्नीरितैत इतैतः पत्नी सुवर्गम् पत्नी सुवर्गो सुवर्गम् पत्नीः पत्नी सुवर्गम् लोकम् लोकगो सुवर्गम् पत्नीः पत्नी सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगो सुवर्गगो सुवर्गम् लोकमजिगाकुंसन् जिगाकुंसन् लोकगो सुवर्गगो सुवर्गम् लोकमजिगाकुंसन् सुवर्गमिति सुवाहागम् लोकमजिगाकुंसन् अजिगाकुंसन् लोकम् लोकमजिगाकुंसन्ते ते जिगाकुंसन् लोकम् लोकमजिगाकुंसन्ते अजिगाकुंसन्ते ते जिगाकुंसन् अजिगाकुंसन्ते सुवर्गकं सुवर्गं ते जिगाकुंसन् अजिगाकुंसन्ते सुवर्गम् तेषु वर्गको सुवर्गन्ते तेषु वर्गम् लोकम् लोकगो सुवर्गन्ते तेषु वर्गम् लोकम् सुवर्गम् लोकम् लोकगो सुवर्गको सुवर्गम् लोकन्न लोकगो सुवर्गको सुवर्गम् लोकन्न सुवर्गमिति सुवहागम् लोकन्न लोकम् लोकन्न प्रप्रण लोकम् लोकन्न प्र न प्रप्रणन प्राजानन्न जानन् प्रणन प्राजानन्न प्राजानन्न जानन् प्रप्राजानन्ते ते जानन् प्रप्राजानन्ते अजानन्ते ते जानन्न जानन्त एतमेतन्ते जानन्न जानन्त एतम् त एतमेतन्ते त एतम् पाहात्मीवतम् पाहात्मीवतमेतन्ते त एतम् पाहात्मीवतम् एतम् पाहात्मीवतम् पाहात्मीवतमेतमेतम् पाहात्मीवतमपश्यन्न पश्यन् पाहात्मीवतमेतमेतम् पाहात्मीवतमपश्यन् पाहात्मीवतमपश्यन्न पश्यन् पाहात्मीवतम् पाहात्मीवतमपश्यन्तम् तमपश्यन् पाहात्मीवतम् पाहात्मीवतमपश्यन्तम् पात्नीवतमिति पात्नीवतम् अपश्यन्तम् तमपश्यन्नपश्यन्तम गृह्णता गृह्णततमपश्यन्नपश्यन्तम गृह्णत तमगृह्णता गृह्णततम् तमगृह्णततस्ततो गृह्णततम् तमगृह्णततः अगृह्णततस्ततो गृह्णता गृह्णततो वै वै ततो गृह्णता गृह्णततो वै ततो वै वै ततस्ततो वैते ते वै ततस्ततो वैते वैते ते वै वैते सुवर्गको सुवर्गम् ते वै वैते सुवर्गम् तेषु वर्गको सुवर्गन्ते ते सुवर्गम् लोकम् लोकको सुवर्गन्ते ते सुवर्गम् लोकम् सुवर्गम् लोकम् लोकको सुवर्गको सुवर्गम् लोकम् प्रलोकमो सुवर्गको सुवर्गम् लोकम् प्र सुवर्गमिति सुवर्गम् सुलोकम् प्रलोकम् लोकम् प्राजानन्न जानन् प्रलोकम् लोकम् प्राजानन्न प्राजानन्न जानन् प्रप्राजानन यद्यत् जानन् प्रप्राजानन यत् अजानन यद्यत् जानन्न जानन यत्पा आत्मीवतः पा आत्मीवतो यत् जानन्न जानन यत्पा आत्मीवतः यत्पा आत्मीवतः पा आत्मीवतो यद्यत्पा आत्मीवतो गृह्यते गृह्यते पात्मीवतो यद्यत्पा आत्मीवतो गृह्यते आत्मीवतो गृह्यते गृह्यते पात्मीवतः पा आत्मीवतो गृह्यते सुवर्गस्य सुवर्गस्य गृह्यते पात्मीवतः पा आत्मीवतो गृह्यते सुवर्गस्य आत्मीवत इति पात्मीवतः गृह्यते सुवर्गस्य सुवर्गस्य गृह्यते गृह्यते सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य गृह्यते गृह्यते सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य प्रज्ञात्यै प्रज्ञात्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य प्रज्ञात्यै सुवर्गस्येति सुवर्गस्य लोकस्य प्रज्ञात्यै प्रज्ञात्यै लोकस्य लोकस्य प्रज्ञात्यै सः प्रज्ञात्यै लोकस्य लोकस्य प्रज्ञात्यै सः प्रज्ञा आत्ये स सप्रज्ञा आत्ये प्रज्ञा आत्ये स सोमः सोमः सप्रज्ञा आत्ये प्रज्ञा आत्ये स सोमः प्रज्ञा आत्यादि प्राज्ञात्ये स सोमः सोमः स सोमो नन सोमः स सोमो न सोमो नन सोमः सोमो नातिष्ठदातिष्ठदन सोमः सोमो नातिष्ठद नातिष्ठदातिष्ठदनातिष्ठत स्त्रीभ्य स्त्रीभ्यो तिष्ठदननातिष्ठत स्त्रीभ्य अतिष्ठत स्त्रीभ्य स्त्रीभ्यो तिष्ठतातिष्ठत स्त्रीभ्यो गृह्यमाणो गृह्यमाण स्त्रीभ्यो तिष्ठतातिष्ठत स्त्रीभ्यो गृह्यमाणः स्त्रीभ्यो गृह्यमाणो गृह्यमाण स्त्रीभ्य स्त्रीभ्यो गृह्यमाणस्तन्तम् गृह्यमाण स्त्रीभ्य स्त्रीभ्यो गृह्यमाणस्तम् गृह्यमाणस्तन्तम् गृह्यमाणो गृह्यमाणस्तम् घृतम् घृतन्तम् गृह्यमाणो गृह्यमाणस्तम् घृतम् तम् घृतम् घृतन्तम् घृतम् वज्रम् वज्रम् घृतन्तम् घृतम् वज्रम् घृतम् वज्रम् वज्रम् घृतम् घृतम् वज्रम् कृत्वा कृत्वा वज्रम् घृतम् घृतम् वज्रम् कृत्वा वज्रम् कृत्वा कृत्वा वज्रम् वज्रम् कृत्वाघ्नघ्नम् कृत्वा वज्रम् वज्रम् कृत्वाघ्नन् कृत्वाघ्नघ्नम् कृत्वा कृत्वाघ्नन्तमघ्नम् कृत्वाघ्नन्तम् अघ्नन्तमघ्नघ्नन्तम् निरिन्द्रियम् निरिन्द्रियन्तमघ्नघ्नम् निरिन्द्रियम् तम् निरिन्द्रियम् निरिन्द्रियम् तन्तम् निरिन्द्रियम् भूतम् भूतम् निरिन्द्रियम् तन्तम् निरिन्द्रियम् भूतम् निरिन्द्रियम् भूतम् भूतम् निरिन्द्रियम् निरिन्द्रियम् भूतम गृह्णन्न गृह्णन् भूतम् निरिन्द्रियम् निरिन्द्रियम् भूतम गृह्णन्न निरिन्द्रियमितिः इन्द्रियम् भूतम गृह्णन्न गृह्णन् भूतम् भूतम गृह्णन् तस्मात् तस्माद् गृह्णन् भूतम् भूतम गृह्णन् तस्मात् गृह्णन्तस्मात् तस्माद् गृह्णन्न गृह्णन् तस्मात् श्रियश्रियस्तस्माद् गृह्णन्न गृह्णन् तस्मात् स्त्रियः तस्मात् स्त्रियस्त्रियस्तस्मात् तस्मात् स्त्रियो निरिन्द्रिया निरिन्द्रिया स्त्रियस्तस्मात् तस्मात् स्त्रियो निरिन्द्रियाः स्त्रियो निरिन्द्रिया निरिन्द्रिया स्त्रियस्त्रियो निरिन्द्रिया अदायाधीरदायाधीर्निरिन्द्रिया स्त्रियस्त्रियो निरिन्द्रिया अदायादीः निरिन्द्रिया अदायाधीरदायाधीर्निरिन्द्रिया निरिन्द्रिया अदायाधीरप्यप्यदायाधीर्निरिन्द्रिया निरिन्द्रिया अदायाधीरपि निरिन्द्रिया इति निः इन्द्रियाः अदायाधीरप्यप्यदायाधीरदायाधीरपि पापात् पापादप्यदायाधीरदायाधीरपि पापात् अदायाधीरित्यदाया अधीः अपि पापात् पापादप्यपि पापात् पुपुंसः पुपुंसः पापादप्यपि पापात् पुपुंसः पापात् पुपुंसः पुपुंसः पापात् पापात् पुपुंस उपस्थितरमुपस्थितरम् पुपुंसः पापात् पापात् पुपुंस उपस्थितरम् पुपुंस उपस्थितरमुपस्थितरम् पुपुंसः पुपुंस उपस्थितरम् वदन्ति वदन्त्युपस्थितरम् पुपुंसः पुपुंस उपस्थितरम् वदन्ति उपस्थितरम् वदन्ति वदन्त्युपस्थितरमुपस्थितरम् वदन्ति यद्यद्वदन्त्युपस्थितरमुपस्थितरम् वदन्ति यत् उपस्थितरमित्युपस्थितरम् वदन्ति यद्यद्वदन्ति वदन्ति यद्घृतेन घृतेन यद्वदन्ति वदन्ति यद्घृतेन यद्घृतेन घृतेन यद्यद्घृतेन पात्नीवतम् पात्नीवतम् घृतेन यद्यद्घृतेन पात्नीवतम् घृतेन पात्नीवतम् पात्नीवतम् घृतेन घृतेन पात्नीवतग्श्रेणादि श्रेणादि पात्नीवतम् घृतेन घृतेन पात्नीवतग्श्रेणादि पात्नीवतग्श्रेणादिश्रेणादि पात्नीवतम् पात्नीवतग्श्रेणादि वज्रेण वज्रेण श्रेणादि पात्नीवतम् पात्नीवतग्श्रेणादि वज्रेण पात्नीवतमिति पात्नीवतम् श्रेणादि वज्रेण वज्रेण श्रेणादि श्रेणादि वज्रेणैवैव वज्रेण श्रेणादि श्रेणादि वज्रेणैव वज्रेणैवैव वज्रेण वज्रेणैवैनमेव वज्रेण वज्रेणैवैनम् एवैनमेनमेवैवैनम् वशे वश एनमेवैवैनम् वशे एनम् वशे वश एनमेनम् वशे कृत्वा कृत्वा वश एनमेनम् वशे कृत्वा वशे कृत्वा कृत्वा वशे वशे कृत्वा गृह्णाति गृह्णाति कृत्वा वशे वशे कृत्वा गृह्णाति कृत्वा गृह्णाति गृह्णाति कृत्वा कृत्वा गृह्णात्युपयामगृहीत उपयामगृहीतो गृह्णाति कृत्वा कृत्वा गृह्णात्युपयामगृहीतः गृह्णात्युपयामगृहीत उपयामगृहीतो गृह्णाति गृह्णात्युपयामगृहीतोऽस्यस्युपयामगृहीतो गृह्णाति गृह्णात्युपयामगृहीतोऽसि उपयामगृहीतोऽस्यस्युपयामगृहीत उपयामगृहीतोऽसीतीत्यस्युपयामगृहीत उपयामगृहीतोऽसीति उपयामगृहीत इत्युपयामगृहीतः असीतीत्यस्य सीत्याहारेत्यस्य सीत्याह इत्याहारेतीत्याहेयमियमाहेतीत्याहेयम् आहेयमियमाहाहेयम् वै वा इयमाहाहेयम् वै इयम् वै वा इयमियम् वा उपयाम उपयामो वा इयमियम् वा उपयामः वा उपयाम उपयामो वै वा उपयामस्तस्मात् तस्मादुपयामो वै वा उपयामस्तस्मात् उपयामस्तस्मादुपयाम उपयामस्तस्मादिमामिमाम् तस्मादुपयाम उपयामस्तस्मादिमाम् उपयाम इत्युपायामः तस्मादिमामिमाम् तस्मात् तस्मादिमाम् प्रजाः प्रजा इमाम् तस्मात् तस्मादिमाम् प्रजाः इमाम् प्रजाः प्रजा इमामिमाम् प्रजा अनु प्रजा इमामिमाम् प्रजा अनु प्रजा अन्वः प्रजाः प्रजा अनुप्रप्राण प्रजाः प्रजा अनुप्रा प्रजा इति प्राजाः अनुप्रप्राण्मनु प्रजायन्ते जायन्ते प्राण्मनु प्रजायन्ते प्रजायन्ते जायन्ते प्रजायन्ते बृहस्पतिसुतस्य बृहस्पतिसुतस्य जायन्ते प्रजायन्ते बृहस्पतिसुतस्य जायन्ते बृहस्पतिसुतस्य बृहस्पतिसुतस्य जायन्ते जायन्ते बृहस्पतिसुतस्य ते बृहस्पतिसुतस्य जायन्ते जायन्ते बृहस्पतिसुतस्य ते बृहस्पतिसुतस्य ते बृहस्पतिसुतस्य बृहस्पतिसुतस्य त इति ते बृहस्पतिसुतस्य बृहस्पतिसुतस्य त इति बृहस्पतिसुतस्येति बृहस्पतिसुतस्य तरीति चेत इत्याहाहेति चेत इत्याह इत्याहाहेति इत्याह ब्रह्म ब्रह्माहेति इत्याह ब्रह्म आह ब्रह्म ब्रह्माहाह ब्रह्म वै वै ब्रह्माहाह ब्रह्म वै वै ब्रह्म ब्रह्म वै देवानाम् देवानाम् वै ब्रह्म वै देवानाम् वै देवानाम् देवानाम् वै वै देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् वै वै देवानाम् बृहस्पति देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैवैव ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैव ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैवास्मास्मा एव ब्रह्मणा ब्रह्मणैवास्मै एवास्मास्मा एवैवास्मै प्रजाः प्रजा अस्मा एवैवास्मै प्रजाः अस्मै प्रजाः प्रजा अस्मा अस्मै प्रजाः प्रजा अस्मा अस्मै प्रजाः प्रजाः प्रजाः प्रजाः प्रजनयति जनयति प्रजाः प्रजाः प्रजनयति प्रजा इति प्राजाः प्रजनयति जनयति प्रजनयति इन्दो इन्दो जनयति प्रजनयति इन्दो जनयति इन्दो इन्दो जनयति जनयति इन्दो इति इन्दो जनयति जनयति इन्दो इति इन्दो इति इन्दो इन्दो इत्याहाहेति इन्दो इन्दो इत्याह इन्दो इति इन्दो इत्याहाहेदीत्याहरेतो रेत आहेदीत्याहरेतः आहरेतो रेत आह हरेतो वै वैरेत आह हरेतो वै रेतो वै वैरेतो रेतो वा इन्दुरिन्दुर्वैरेतो रेतो वा इन्दुः वा इन्दुरिन्दुर्वै वा इन्दूरेतो रेत इन्दुर्वै वा इन्दूरेतः इन्दूरेतो रेत इन्दुरिन्दूरेत एवैव रेत इन्दुरिन्दूरेत एव रेत एवैव रेतो रेत एव तत्तदेव रेतो रेत एव तत् एव तत्तदेवैव तद्दधाति दधाति तदेवैव तद्दधाति तद्दधाति दधाति तत्तद्दधाति इन्द्रियाव इन्द्रियावो दधाति तत्तद्दधाति इन्द्रियावः दधाति इन्द्रियाव इन्द्रियावो दधाति दधाति इन्द्रियाव इतीति इन्द्रियावो दधाति दधाति इन्द्रियाव इति इन्द्रियाव इतीति इन्द्रियाव इन्द्रियाव इत्याहाहेति इन्द्रियाव इन्द्रियाव इत्याह इन्द्रियाव इति इन्द्रियावः इत्याहाहेतीत्याह प्रजाः प्रजा आहेतीत्याह प्रजाः आह प्रजाः प्रजा आहाः प्रजा वै वै प्रजा आहाः प्रजा वै प्रजा वै वै प्रजाः प्रजा वा इन्द्रियमिन्द्रियम् वै प्रजाः प्रजा वा इन्द्रियम् प्रजा इति प्राजाः वा इन्द्रियमिन्द्रियम् वै वा इन्द्रियम् प्रजाः प्रजा इन्द्रियम् वै वा इन्द्रियम् प्रजाः इन्द्रियम् प्रजाः प्रजा इन्द्रियमिन्द्रियम् प्रजा एवैव प्रजा इन्द्रियमिन्द्रियम् प्रजा एव प्रजा एवैव प्रजाः प्रजा एवास्मा अस्मा एव प्रजाः प्रजा एवास्मै प्रजा इति प्राजाः एवास्मास्मा एवैवास्मै प्रप्रास्मा एवैवास्मै प्र अस्मै प्रप्रास्मा अस्मै प्रजनयति जनयति प्रास्मा अस्मै प्रजनयति प्रजनयति जनयति प्रजनयत्यग्ना अग्ना इजनयति प्रजनयत्यग्ना इ अजनयत्यग्ना अग्ना इजनयति जनयत्यग्ना इतीत्यग्ना इजनयति जनयत्यग्ना इति अग्ना इतीत्यग्ना अग्ना इत्याहाहेत्यग्ना अग्ना इत्याह इत्याहाहेदीत्याहाग्निरग्निराहेदीत्याहाग्निः आहाग्निरग्निराहाग्निर्वैवा अग्निराहाग्निर्वै अग्निर्वैवा अग्निरग्निर्वैरे दोधारे दोधा वा अग्निरग्निर्वैरे दोधाः वैरे दोधारे दोधा वै वैरे दोधाः पत्नीवः पत्नीवो रे दोधा वै वैरे दोधाः पत्नीवः रे दोधाः पत्नीवः पत्नीवो रे दोधारे दोधाः पत्नीव इति पत्नीवो रे दोधारे दोधाः पत्नीव इति रेतोधा इति रेतः धाः पत्नीमैतीति पत्नीवः पत्नीव इत्याह हेतु पत्नीवः पत्नीव इत्याह पत्नीव इति पत्नीवः इत्याह हेतीत्याह मिथुनत्वाय मिथुनत्वाया हेतीत्याह मिथुनत्वाय आहमिथुनत्वाय मिथुनत्वायाः आहमिथुनत्वाय सजोः सजोर्मिथुनत्वायाः आहमिथुनत्वाय सजोः मिथुनत्वाय सजोः सजोर्मिथुनत्वाय मिथुनत्वाय सजोर्देवेन देवेन सजोर्मिथुनत्वाय मिथुनत्वाय सजोर्देवेन मिथुनत्वायेति मिथुनात्वाय सजोर्देवेन देवेन सजोः सजोर्देवेन त्वष्ट्रा त्वष्ट्रा देवेन सजोः सजोर्देवेन त्वष्ट्राः सदेवेन त्वसाजोः देवेन त्वष्ट्रा त्वष्ट्रा देवेन देवेन त्वष्ट्रा सोमकुं सोमन्त्वष्ट्रा देवेन देवेन त्वष्ट्रा सोमम् त्वष्ट्रा सोमकुं सोमन्त्वष्ट्रा त्वष्ट्रा सोमम् पिब पिब सोमन्त्वष्ट्रा त्वष्ट्रा सोमम् पिब सोमम् पिब पिब सोमकुं सोमम् पिबेतीति पिब सोमकुं सोमम् पिबेति पिबेतीति पिब पिबेत्याह हेति पिब पिबेत्याह इत्याह हेतीत्याह त्वष्टा त्वष्टा हेतीत्याह त्वष्टाः आहत्वष्टा त्वष्टाः हत्वष्टा वै वै त्वष्टाः हत्वष्टा वै त्वष्टा वै वै त्वष्टा त्वष्टा वै पशूनाम् पशूनाम् वै त्वष्टा त्वष्टा वै पशूनाम् वै पशूनाम् पशूनाम् वै वै पशूनाम् मिथुनानाम् मिथुनानाम् पशूनाम् वै वै पशूनाम् मिथुनानाम् पशूनाम् मिथुनानाम् मिथुनानाम् पशूनाम् पशूनाम् मिथुनानाको रूपकृत्रोपकर्मिथुनानाम् पशूनाम् पशूनाम् मिथुनानाको रूपकृत् मिथुनानागोरोपकर्तृपकर्मिथुनानाम् मिथुनानागोरोपकर्तृपकोरोपकोरोपकर्मिथुनानाम् मिथुनानागोरोपकर्तृपम् रूपकर्तृपकोरूपकोरूपकर्तृपकर्तृपमेवैव रूपकोरूपकर्तृपकर्तृपमेव रूपकृतिति रूपाकृत रूपमेवैव रूपकोरूपमेव पशुषु पशुष्वेव रूपकोरूपमेव पशुषु एव पशुषु पशुष्वेवैव पशुषु दधाति दधाति पशुष्वेवैव पशुषु दधाति पशुषु पशुषु दधाति देवा देवा दधाति पशुषु पशुषु दधाति देवाः दधाति देवा देवा दधाति दधाति देवा वै वै देवा दधाति दधाति देवा वै देवा वै वै देवा देवा वै त्वष्टारम् त्वष्टारम् वै देवा देवा वै त्वष्टारम् वै त्वष्टारम् त्वष्टारम् वै वै त्वष्टारमजिघाकुंसन्नजिघाकुंसन् त्वष्टारम् वै वै त्वष्टारमजिघाकुंसन् त्वष्टारमजिघाकुंसन्न जिघाकुंसन् त्वष्टारम् त्वष्टारमजिघाकुंसन् ससो जिघाकुंसन् त्वष्टारम् त्वष्टारमजिघाकुंसन् सघाकुंसन् ससो जिघाकुंसन्न जिघाकुंसन् सपत्नेः पत्नेः सो जिघाकुंसन्न जिघाकुंसन् सपत्नीः सपत्नेः पत्नेः सपत्नेः प्रप्रपत्नेः सपत्नेः प्रपत्नेः प्रप्रपत्नेः पत्नेः प्रापद्यतापद्यत प्रपत्नेः पत्नेः प्रापद्यत प्रावद्यतापद्यत प्रप्रापद्यततन्तमपद्यत प्रप्रापद्यततम् अपद्यततन्तमपद्यतापद्यततन्ननतमपद्यतापद्यततन्न तन्ननतन्तन्न प्रति प्रतिनतन्तन्न प्रति न प्रति प्रतिनन प्रति प्रप्रप्रतिनन प्रति प्रति प्रप्रप्रति प्रति प्रायच्छन्न यच्छन् प्रप्रति प्रति प्रायच्छन् प्रायच्छन्न यच्छन् प्रप्रायच्छन् तस्मात् तस्मादयच्छन् प्रप्रायच्छन् तस्मात् अयच्छन्तस्मात् तस्मादयच्छन्न यच्छन्तस्मादप्यपि तस्मादयच्छन्न यच्छन्तस्मादपि तस्मादप्यपि तस्मात् तस्मादपि वध्यम् वध्यमपि तस्मात् तस्मादपि वध्यम् अभिवध्यम् वध्यमप्यपि वध्यम् प्रपन्नम् प्रपन्नम् मध्यमपरपि वध्यम् प्रपन्नम् वध्यम् प्रपन्नम् प्रपन्नम् वध्यम् वध्यम् प्रपन्नन्न प्रपन्नम् वध्यम् वध्यम् प्रपन्नन्न प्रपन्नन्न प्रपन्नम् प्रपन्नन्न प्रति प्रतिन प्रपन्नम् प्रपन्नन्न प्रति प्रपन्नमिति प्रापन्नम् न प्रति प्रतिनन प्रति प्रप्रप्रतिनन प्रति प्रति प्रप्रप्रति प्रति प्रयच्छन्ति यच्छन्ति प्रप्रति प्रति प्रयच्छन्ति प्रयच्छन्ति यच्छन्ति प्रप्रयच्छन्ति तस्मात् तस्माद्यच्छन्ति प्रप्रयच्छन्ति तस्मात् यच्छन्ति तस्मात् तस्माद्यच्छन्ति यच्छन्ति तस्मात्मात्मेव देवाद्देवते तस्माद्यच्छन्ति यच्छन्ति तस्मात्मात्मेव ते तस्मात्पात्मेवतेपात्मेवते तस्मात् तस्मात्पात्मेवते त्वष्ट्रे त्वष्ट्रे पात्मेवते तस्मात् तस्मात्पात्मेवते त्वष्ट्रे पात्मेवते त्वष्ट्रे त्वष्ट्रे पात्मेवतेपात्मेवते त्वष्ट्रेऽप्यपि त्वष्ट्रे पात्मेवतेपात्मेवते त्वष्ट्रेऽपि पात्मेवक इति पात्मेवते त्वष्ट्रेऽप्यपि त्वष्ट्रे त्वष्ट्रेऽपि गृह्यते गृह्यतेऽपि त्वष्ट्रे त्वष्ट्रेऽपि गृह्यते अपि गृह्यते गृह्यतेऽप्यपि गृह्यते न गृह्यतेऽप्यपि गृह्यतेन गृह्यते न गृह्यते गृह्यतेन साधयति साधयति न गृह्यते गृह्यतेन साधयति नसादयति सादयति न नसादयत्य सन्नाद सन्नात् सादयति न नसादयत्य सन्नात् सादयत्य सन्नाद सन्नात् सादयति सादयत्य सन्नाद्धिह्य सन्नात् सादयति सादयत्य सन्नाद्धि असन्नाद्धिह्य सन्नाद सन्नाद्धि प्रजाः प्रजाह्य सन्नाद सन्नाद्धि प्रजाः हि प्रजाः प्रजाहि प्रजाः प्रजायन्ते प्रजायन्ते प्रजाहि प्रजाः प्रजायन्ते प्रजाः प्रजायन्ते प्रजायन्ते प्रजाः प्रजाः प्रजायन्ते न प्रजायन्ते प्रजाः प्रजाः प्रजायन्ते न प्रजा इति प्राजाः प्रजायन्ते न प्रजायन्ते प्रजायन्ते नान्वनु न प्रजायन्ते प्रजायन्ते नानु प्रजायन्त इति प्राजायन्ते नान्वनु ननानुवषड्वषडनु ननानुवषड् अनुवषड्वषडन्वनुवषत्करोति करोति वषडन्वनुवषत्करोति वषट्करोति करोति वषट्वषट्करोति यद्यत्करोति वषट्वषट्करोति यत् करोति यद्यत्करोति करोति यदनुवषट्कुर्यादनुवषट्कुर्याद्यत्करोति करोति यदनुवषट्कुर्याद् यदनुवषट्कुर्यादनुवषट्कुर्याद्यद्यदनुवषट्कुर्याद्रुद्रगोरुद्रमनुवषट्कुर्याद्यद्यदनुवषट्कुर्याद्रुद्रम् अनुवषट्कुर्याद्रुद्रगोरुद्रमनुवषट्कुर्यादनुवषट्कुर्याद्रुद्रम् प्रजाः प्रजारुद्रमनुवषट्कुर्यादनुवषट्कुर्याद्रुद्रम् प्रजाः अनुवषट्कुर्यादित्यनु वषट्कुर्याद् रुद्रम् प्रजाः प्रजारुद्रगो रुद्रम् प्रजा अन्ववसृजेदन्ववसृजेत् प्रजारुद्रगोरुद्रम् प्रजा अन्ववसृजेत् प्रजा अन्ववसृजेदन्ववसृजेत् प्रजाः प्रजा अन्ववसृजेद्यद्यदन्ववसृजेत् प्रजाः प्रजा अन्ववसृजेद्यत् प्रजा इति प्राजाः अन्ववसृजेद्यद्यदन्ववसृजेदन्ववसृजेद्यन्न यदन्ववसृजेदन्ववसृजेद्यन्न अन्ववसृजेदित्यनु अवसृजेत् यन्न यद्यन्नानुवषट्कुर्यादनुवषट्कुर्यान्न यद्यन्नानुवषट्कुर्यात् नानुवषट्कुर्यादनुवषट्कुर्यान्न नानुवषट्कुर्यादशा आन्तमशा आन्तमनुवषट्कुर्यान्न नानुवषट्कुर्यादशा आन्तम् अनुवषट्कुर्यादशा आन्तमशा आन्तमनुवषट्कुर्यादनुवषट्कुर्यादशा आन्तमग्नेदग्नेदशा आन्तमनुवषट्कुर्यादनुवषट्कुर्यादशा आन्तमग्नेत् अनुवषट्कुर्यादित्यनु वषट्कुर्याद् अशा आन्तमग्नेदग्नेदशा आन्तमशा आन्तमग्नेत् सोमगो सोममग्नेदशा आन्तमशा आन्तमग्नेत् सोमम् अग्नेत् सोमगो सोममग्नेदग्नेत् सोमम् भक्षयेत् भक्षयेत् सोममग्नेदग्नेत् सोमम् भक्षयेत् अग्नेदित्यग्नेत् सोमम् भक्षयेत् भक्षयेत् सोमगो सोमम् भक्षयेत् पागुंशु पागुंशु भक्षयेत् सोमगो सोमम् भक्षयेत् पागुंशु भक्षयेत् पागुंशु पागुंशु भक्षयेत् भक्षयेत् पागुष्वन्मनु पागुंशु भक्षयेत् भक्षयेत् पागुष्वनु पागुष्वन्मनु पागुंशु पागुष्वनु षड्वषडनु पागुंशु पागुष्वनु षड् उपागुष्वित्युपागुंशु अनुवषड्वषडन्वनुवषट्करोति करोति वषडन्वनुवषट्करोति वषट्करोति करोति वषड्वषट्करोति न करोति वषड्वषट्करोति न करोति न करोति करोति न रुद्रगो रुद्रम् न करोति करोति न रुद्रम् न रुद्रगो रुद्रम् न रुद्रम् प्रजाः प्रजारुद्रम् न रुद्रम् प्रजाः रुद्रम् प्रजाः प्रजारुद्रगो रुद्रम् प्रजा अन्ववसृजत्यन्ववसृजति प्रजारुद्रगो रुद्रम् प्रजा अन्ववसृजति प्रजा अन्ववसृजत्यन्ववसृजति प्रजाः प्रजा अन्ववसृजति शान्तगो शान्तमन्ववसृजति प्रजाः प्रजा अन्ववसृजति शान्तम् प्रजा इति प्राजाः अन्ववसृजति शान्तगो शान्तमन्ववसृजत्यन्ववसृजति शान्तमग्नीदग्नीच्छान्तमन्ववसृजत्यन्ववसृजति शान्तमग्नीत् अन्ववसृजतीत्यनु अवसृजति शान्तमग्नीदग्नीच्छान्तगो शान्तमग्नीत् सोमगो सोममग्नीच्छान्तगो शान्तमग्नीत् सोमम् अग्नीत् सोमगो सोममग्नीदग्नीत् सोमम् भक्षयति भक्षयति सोममग्नीदग्नीत् सोमम् भक्षयति अग्नीदित्यग्नीत् सोमम् भक्षयति भक्षयति सोमको सोमम् भक्षयत्यग्नीदग्नीयेत् भक्षयति सोमको सोमम् भक्षयत्यग्नीयेत् भक्षयत्यग्नीदग्नीयेत् भक्षयति भक्षयत्यग्नेन्नेष्टुर्नेष्टुरग्नीयेत् भक्षयति भक्षयत्यग्नेन्नेष्टुः अग्नेन्नेष्टुर्नेष्टुरग्नीदग्नेन्नेष्टुरुपस्थमुपस्थन्नेष्टुरग्नीदग्नीन्नेष्टुरुपस्थम् अग्नेदित्यग्नीत् नेष्टुरुपस्थमुपस्थन्नेष्टुर्नेष्टुरुपस्थमोपस्थन्नेष्टुर्नेष्टुरुपस्थमा उपस्थमोपस्थमुपस्थमासीदसीदोपस्थमुपस्थमासीद उपस्थमित्युपास्थम् आसीदसीदासीदनेष्टर्नेष्टस्सीदासीदनेष्टः सीदनेष्टर्नेष्टस्सीदसीदनेष्टः पत्नीम् पत्नीम् नेष्टस्सीदसीदनेष्टः पत्नीम् नेष्टः पत्नीम् पत्नीन्नेष्टर्नेष्टः पत्नीमुदानयोदानयपत्नीन्नेष्टर्नेष्टः पत्नीमुदानय पत्नीमुदानयोदानयपत्नीम् पत्नीमुदानयेतीत्युदानयपत्नीम् पत्नीमुदानयेति उदानयेतीच्युदानयोदानयेत्याह हेत्युदानयोदानयेत्याह उदानयेत्युत आनय इत्याहाहेतीत्याहाग्नीदग्नीदाहेतीत्याहाग्नीत् आहाग्निरग्निदाहाग्निदेवैवाग्निदाहाग्निदेव अग्निदेवैवाग्निरग्निदेवनेष्टरि नेष्टर्येवाग्निरग्निदेवनेष्टरि अग्नीदित्यग्नि इत् एव नेष्टरि नेष्टर्येवैव नेष्टरि रेतो रेतो नेष्टर्येवैव नेष्टरि रेतः नेष्टरि रेतो रेतो नेष्टरि नेष्टरि रेतो दधाति दधाति रेतो नेष्टरि नेष्टरि रेतो दधाति रेतो दधाति दधाति रेतो रेतो दधाति नेष्टा नेष्टा दधाति रेतो रेतो दधाति नेष्टा दधाति नेष्टा नेष्टा दधाति दधाति नेष्टा पत्न्याम् पत्न्यान्नेष्टा दधाति दधाति नेष्टा पत्न्याम् नेष्टा पत्न्याम् पत्न्यान्नेष्टा नेष्टा पत्न्यामुद्गात्रोद्गात्रा पत्न्यान्नेष्टा नेष्टा पत्न्यामुद्गात्रा पत्न्यामुद्गात्रोद्गात्रा पत्न्याम् पत्न्यामुद्गात्रा समुसमुद्गात्रा पत्न्याम् पत्न्यामुद्गात्रा समुद्गात्रा समुसमुद्गात्रोद्गात्रा सङ्ख्यापयतिख्यापयति समुद्गात्रोद्गात्रा सङ्ख्यापयति उद्गात्रेत्युद्गात्रा सङ्ख्यापयतिख्यापयति सकं सङ्ख्यापयति प्रजापतिः प्रजापतिख्यापयति सकं सङ्ख्यापयति प्रजापतिः ख्यापयति प्रजापतिः प्रजापतिः ख्यापयति ख्यापयति प्रजापतिर्वै वै प्रजापतिः ख्यापयति ख्यापयति प्रजापतिर्वै प्रजापतिर्वै वै प्रजापतिः प्रजापतिर्वा एष एष वै प्रजापतिः प्रजापतिर्वा एषः प्रजापतिरिति प्रजापतिः वा एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदुद्गातोद्गाताय देश एष यदुद्गाता यदुद्गातोद्गाता यद्यदुद्गाता प्रजानाम् प्रजानामुद्गाता यद्यदुद्गाता प्रजानाम् उद्गाता प्रजानाम् प्रजानामुद्गातोद्गाता प्रजानाम् प्रजननाय प्रजननाय प्रजानामुद्गातोद्गाता प्रजानाम् प्रजननाय उद्गातेऽच्युद्गाता प्रजानाम् प्रजननाय प्रजननाय प्रजानाम् प्रजानाम् प्रजननायापोपः प्रजननाय प्रजानाम् प्रजानाम् प्रजननायापः प्रजानामिति प्राजानाम् प्रजननायापोपः प्रजननाय प्रजननायाप उपोपापः प्रजननाय प्रजननायाप उप प्रजननायेति प्राजननाय अप उपोपापोप उपप्रोपापोप उपप्र उपप्रोपोपप्रवर्तयति वर्तयति प्रोपोपप्रवर्तयति प्रवर्तयति वर्तयति प्रवर्तयति रेतो रेतो वर्तयति प्रवर्तयति रेतः वर्तयति रेतो रेतो वर्तयति वर्तयति रेत एवैव रेतो वर्तयति वर्तयति रेत एव रेत एवैव रेतो रेत एव तत्तदेव रेतो रेत एव तत् एव तत्तदेवैव तत्सिञ्चति सिञ्चति तदेवैव तत्सिञ्चति तत्सिञ्चति सिञ्चति तत्सिञ्चत्यूरुणोरुणा सिञ्चति तत्तत्सिञ्चत्यूरुणाः सिञ्चत्यूरुणोरुणा सिञ्चति सिञ्चत्यूरुणोपोरुणा सिञ्चति सिञ्चत्यूरुणोप ऊरुणोपोपोरुणोरुणोपप्रप्रोपोरुणोरुणोपप्र उपप्रप्रोपोपप्रवर्तयति वर्तयति प्रोपोपप्रवर्तयति प्रवर्तयति वर्तयति प्रवर्तयत्यूरुणोरुणा वर्तयति प्रवर्तयत्यूरुणाः वर्तयत्यूरुणोरुणा वर्तयति वर्तयत्यूरुणाहि ह्यूरुणा वर्तयति वर्तयत्यूरुणाहि ऊरुणाहि ह्यूरुणोरुणाहि रेतो रेतो ह्यूरुणोरुणाहि रेतः हिरेतो रेतो हि हिरेतः शिच्यते शिच्यते रेतो हि हिरेतः शिच्यते रेतः शिच्यते शिच्यते रेतो रेतः शिच्यते नग्नम् कृत्य नग्नम् कृत्य शिच्यते रेतो रेतः शिच्यते नग्नम् कृत्य शिच्यते नग्नम् कृत्य नग्नम् कृत्य शिच्यते शिच्यते नग्नम् कृत्योरुमूरुम् नग्नम् कृत्य शिच्यते शिच्यते नग्नम् कृत्योरुम् नग्नम् कृत्योरुमूरुम् नग्नम् कृत्य नग्नम् कृत्योरुमुपोपोरुम् नग्नम् कृत्य नग्नम् कृत्योरुमुप नग्नम् कृत्येति नग्नम् कृत्य ऊरुमुपोपोरुमूरुमुपप्रप्रोपोरुमूरुमुपप्र उपप्रप्रोपोपप्रवर्तयति वर्तयति प्रोपोपप्रवर्तयति प्रवर्तयति वर्तयति प्रवर्तयति यदा यदा वर्तयति प्रवर्तयति यदा वर्तयति यदा यदा वर्तयति वर्तयति यदा हि यदा वर्तयति वर्तयति यदा हि यदा हि यदा यदा हि नग्नो नग्नो हि यदा यदा हि नग्नः हि नग्नो नग्नो हि नग्न ऊरुरुर्नग्नो हि नग्न ऊरु नग्न ऊरुरुर्नग्नो नग्न ऊरुर्भवति भवत्योरुर्नग्नो नग्न ऊरुर्भवति ऊरुर्भवति भवत्योरुरुर्भवत्यथाथ भवत्योरुरुर्भवत्यथ भवत्यथाथ भवति भवत्यथ मिथुनी मिथुन्यथ भवति भवत्यथ मिथुनी अथ मिथुनी मिथुन्यथाथ मिथुनी भवतो भवतो मिथुन्यथाथ मिथुनी भवतः मिथुनी भवतो भवतो मिथुनी मिथुनी भवतोऽथाथ भवतो मिथुनी मिथुनी भवतोऽथ भवतोऽथाथ भवतो भवतो धरेतो रेतोऽथ भवतो भवतो धरेतः अथरेतो रेतोऽथाधरेतस्यिच्यते शिक्ष्यते रेतोऽथाधरेतस्यिच्यते रेतस्यिच्यते शिक्ष्यते रेतो रेतस्यिच्यते थाथसिच्यते रेतो रेतस्यिच्यतेऽथ शिक्ष्यते थाथसिच्यते शिक्ष्यतेऽथ प्रजाः प्रजा अथ शिक्ष्यते शिक्ष्यतेऽथ प्रजाः अथ प्रजाः प्रजा अथाथ प्रजाः प्रप्रजा अथाथ प्रजाः प्र प्रजाः प्रप्रजाः प्रजाः प्रजायन्ते जायन्ते प्रप्रजाः प्रजाः प्रजायन्ते प्रजा इति प्राजाः प्रजायन्ते जायन्ते प्रप्रजायन्ते जायन्त इति जायन्ते इन्द्रो वृत्रम् वृत्रमिन्द्र इन्द्रो वृत्रमहन्नहन् वृत्रमिन्द्र इन्द्रो वृत्रमहन् वृत्रमहन्नहन् वृत्रम् वृत्रमहन्तस्य तस्याहन् वृत्रम् वृत्रमहन्तस्य अहन्तस्य तस्याहन्नहन्तस्य शीर्षकपालगोशीर्षकपालम् तस्याहन्नहन्तस्य शीर्षकपालम् तस्य शीर्षकपालगोशीर्षकपालम् तस्य तस्य शीर्षकपालमुदुच्छीर्षकपालम् तस्य तस्य शीर्षकपालमुत् शीर्षकपालमुदुच्छीर्षकपालगोशीर्षकपालमुदौ ऊब्जदौ शीर्षकपालमिति शीर्षाकपालम् उदौ ऊब्जदौब्जदौ ऊब्जत्सस औ ऊब्जदौ ऊब्जत्सः औब्जत्सस औ ऊब्जदौब्जत्सद्रोणकलशोद्रोणकलशस्स औ ऊब्जदौब्जत्सद्रोणकलशः सद्रोणकलशोद्रोणकलशस्स सद्रोणकलशो भवद भवद्रोणकलशस्स सद्रोणकलशो भवद द्रोणकलशो भवद भवद्रोणकलशो द्रोणकलशो भवत्तस्मात् तस्मादभवद्रोणकलशो द्रोणकलशो भवत्तस्मात् द्रोणकलश इति द्रोणाकलशः अभवत्तस्मात् तस्मादभवद भवत्तस्मात् सोमः सोमस्तस्मादभवद भवत्तस्मात् सोमः तस्मात् सोमः सोमस्तस्मात् तस्मात् सोमस्वगुंसगुं सोमस्तस्मात् तस्मात् सोमस्सम् सोमस्वगुंसगुं सोमः सोमः समश्रवदश्रवत्सगुं सोमः सोमः समश्रवत् समस्रवदस्रवत्सगुं समस्रवत्सोऽस्रवत्सगुं समस्रवत्सः अस्रवत्सोऽस्रवदस्रवत्सहारियोजनो हारियोजनस्योऽस्रवदस्रवत्सहारियोजनः सहारियोजनो हारियोजनस्य सहारियोजनो भवद भवद्धारियोजनस्य सहारियोजनो भवद हारियोजनो भवद भवद्धारियोजनो हारियोजनो भवत्तन्तम भवद्धारियोजनो हारियोजनो भवत्तम् हारियोजन इति हारियोजनः अभवत्तन्तम भवद भवत्तम् विवितम भवद भवत्तम् वि तम् विवितन्तम् व्यचिकित्सत चिकित्सद्वितन्तम् व्यचिकित्सत व्यचिकित्सत चिकित्सद्विव्यचिकित्सज्जुहवाणी जुहवाणी अचिकित्सद्वम् व्यचिकित्सज्जुहवाणी अचिकित्सज्जुहवाणी जुहवाणी अचिकित्सद चिकित्सज्जुहवाणी मामा जुहवाणी अचिकित्सद चिकित्सज्जुहवाणी मा जुहवाणी मामा जुहवाणी जुहवाणी मा हौषा गुं हौषा मा जुहवाणी जुहवाणी मा हौषा मा हौषा गुं हौषा मिलीति हौषा मामा हौषा मिलि हौषा मिलीति हौषा गुं हौषा मिलिति सस इति हौषा गुं हौषा मिलिति सः इति सस इति सोमन्यता मन्यत स इति सोमन्यत सोमन्यता मन्यतस सोमन्यत यद्यदमन्यतस सोमन्यत यद् अमन्यत यद्यदमन्यता मन्यत यद्धोष्यामि होष्यामि यदमन्यता मन्यत यद्धोष्यामि यद्धोष्यामि होष्यामि यद्यद्धोष्याम्याम मामगो होष्यामि यद्यद्धोष्याम्यामम् होष्याम्याम मामगो होष्यामि होष्याम्यामगो होष्यामि होष्याम्यामगो होष्यामि होष्याम्यामगो होष्यामि मामगोहोष्यामि होष्याम्याम मामगोहोष्यामि यद्यद्धोष्याम्याम मामगोहोष्यामि यद् होष्यामि यद्यद्धोष्यामि होष्यामि यन्न न यद्धोष्यामि होष्यामि यन्न यन्नरयद्यन्न होष्यामि होष्यामि नयद्यन्न होष्यामि न होष्यामि होष्यामि न होष्यामि यज्ञवेशसम् यज्ञवेशसकम् होष्यामि न होष्यामि यज्ञवेशसम् होष्यामि यज्ञवेशसम् यज्ञवेशसकम् होष्यामि होष्यामि यज्ञवेशसम् करिष्यामि करिष्यामि यज्ञवेशसकम् होष्यामि होष्यामि यज्ञवेशसम् करिष्यामि यज्ञवेशसम् करिष्यामि करिष्यामि यज्ञवेशसम् यज्ञवेशसम् करिष्यामीति करिष्यामि यज्ञवेशसम् यज्ञवेशसम् करिष्यामीति यज्ञवेशसमिति यज्ञवेशसम् करिष्यामीति करिष्यामि करिष्यामीति तन्तमिति करिष्यामि करिष्यामीति तम् इति तन्तमिति तमध्येतमिति तमध्येत तमध्येतमध्येत होतुको होतुमध्येत तन्तमध्येत होतुम् अध्येत होतुको होतुमध्येताध्येत होतुकुंसस होतुमध्येताध्येत होतुकुंसः होतुकुंसस होतुकुं होतुकुंसोऽग्निरग्निस्व होतुको होतुकुंसोऽग्निः सोऽग्निरग्निस्स सोऽग्निरब्रवीदब्रवीदग्निः सोऽग्निरब्रवीद् अग्निरब्रवीदप्रवेदग्निरग्निरब्रवीन्नः अप्रवीन्ननाप्रवेदप्रवेन्नमयिमयिनाप्रवेदप्रवेन्नमयि नमयिमयिन न मय्याम मामम् मयिन न मय्यामम् मय्याम मामम् मयिमय्यामकुं होष्यसि होष्यस्यामम् मयिमय्यामकुं होष्यसि आमकुं होष्यसि होष्यस्याम मामकुं होष्यसीति होष्यस्याम मामकुं होष्यसीति होष्यसीति होष्यसि होष्यसीति तन्तमिति होष्यसि होष्यसीति तम् इति तन्तमिति तन्धानाभिर्धानाभिस्तमिति तन्धानाभिः तन्धानाभिर्धानाभिस्तन्तन्धानाभिरश्रीणादश्रीणाद्धानाभिस्तन्तन्धानाभिरश्रीणात्धानाभिरश्रीणादश्रीणात्तन्तमश्रीणाद्धानाभिर्धानाभिरश्रीणात्तम् श्रुतम् भूतम् भूतकोम् श्रुतकोम् श्रुतम् भूतमजुहोदजुहोद्भूतकोम् भूतमजुहोद् भूतमजुहोदजुहोद्भूतम् भूतमजुहोद्यजुहोद्भूतम् भूतमजुहोद्यद् अजुहोद्यजुहोद्यद्धानाभिर्धानाभिर्यजुहोदजुहोद्यद्धानाभिः यद्धानाभिर्धानाभिर्यद्यद्धानाभिर्हारियोजनकोम् हारियोजनम् धानाभिर्हारियोजनकुं हारियोजनम् धानाभिर्धानाभिर्हारियोजनग्न श्रीणादिश्रीणादि हारियोजनम् धानाभिर्धानाभिर्हारियोजनग्न श्रीणादि हारियोजनक श्रीणादि श्रीणादि हारियोजनकुं हारियोजनग्न श्रीणादि श्रुतत्वादि श्रुतत्वाय श्रीणादि हारियोजनकुं हारियोजनग्न श्रीणादि श्रुतत्वाय हारियोजनमिति हारि योजनम् श्रीणादि श्रुतत्वादि श्रुतत्वाय श्रीणादि श्रीणादि श्रुतत्वादि श्रुतकं श्रुतकं श्रुतत्वाय श्रीणादि श्रीणादि श्रुतत्वाय श्रुतम् श्रुतत्वाय श्रुतकं श्रुतकं श्रुतत्वाय श्रुतत्वाय श्रुतमेवैव श्रुतकं श्रुतत्वाय श्रुतत्वाय श्रुतमेव श्रुतत्वायेति श्रुतात्वाय श्रुतमेवैव श्रुतकं श्रुतमेवैनमेनमेव श्रुतकं श्रुतमेवैनम् एवैनमेनमेवैवैनम् भूतम् भूतमेनमेवैवैनम् भूतम् एनम् भूतम् भूतमेनमेनम् भूतम् जुहोति जुहोति भूतमेनमेनम् भूतम् जुहोति भूतम् जुहोति जुहोति भूतम् भूतम् जुहोति बह्वीभिर्बह्वीभिर्जुहोति भूतम् भूतम् जुहोति बह्वीभिर्जुहोति जुहोति बह्वीभिः श्रीणादि श्रीणादि बह्वीभिर्जुहोति जुहोति बह्वीभिः श्रीणादि बह्वीभिश्रीणादि श्रीणादि बह्वीभिर्बह्वीभिः श्रीणात्येतावतीरेतावती श्रीणादि बह्वीभिर्बह्वीभिः श्रीणात्येतावतीः श्रीणात्येतावतीरेतावती श्रीणादि श्रीणात्येतावतीरेवैवैतावती श्रीणादि श्रीणात्येतावतीरेव एतावतीरेवैवैतावतीरेतावतीरेवास्यास्यैवैतावतीरेतावतीरेवास्य एवास्यास्यैवैवास्यामुष्मिन्नमुष्मिन्नस्यैवैवास्यामुष्मिन् अस्यामुष्मिन्नमुष्मिन्नस्यास्यामुष्मिन् लोके लोके मुष्मिन्नस्यास्यामुष्मिन् लोके अमुष्मिन् लोके लोके अमुष्मिन्नमुष्मिन् लोके कामदुघाः कामदुघा लोके मुष्मिन्नमुष्मिन् लोके कामदुघाः लोके कामदुघाः कामदुघा लोके लोके कामदुघा भवन्ति भवन्ति कामदुघा लोके लोके कामदुघा भवन्ति कामदुघा भवन्ति भवन्ति कामदुघाः कामदुघा भवन्ति सो अथो भवन्ति कामदुघाः कामदुघा भवन्ति सो कामदुघा इति कामदुघाः भवन्त्यथो अथो भवन्ति भवन्त्यथो खलु खल्वथो भवन्ति भवन्त्यथो खलु अथो खलु खल्वथो अथो खल्वाहुराहुः खल्वथो अथो खल्वाहु अथो इत्यथो खल्वाहुराहुः खलु खल्वाहुरेता एता आहुः खलु खल्वाहुरेताः आहुरेता एता आहुराहुरेता वै वा एता आहुराहुरेता वै एता वै वा एता एता वा इन्द्रस्येन्द्रस्य वा एता वा इन्द्रस्य वा इन्द्रस्येन्द्रस्य वै वा इन्द्रस्य पृष्ठयः पृष्ठय इन्द्रस्य वै वा इन्द्रस्य पृष्ठयः इन्द्रस्य पृष्ठयः पृष्ठय इन्द्रस्येन्द्रस्य पृष्ठयः कामदुघाः कामदुघाः पृष्ठय इन्द्रस्येन्द्रस्य पृष्ठयः कामदुघाः पृष्ठयः कामदुघाः कामदुघाः पृष्ठयः पृष्ठयः कामदुघा यत् यत् कामदुघाः पृष्ठयः पृष्ठयः कामदुघा यत् कामदुघा यद्यत् कामदुघाः कामदुघा यद्धारयोजनीर्हारयोजनीर्यत् कामदुघाः कामदुघा यद्धारयोजनीः कामदुघा इति कामादुघाः यद्धारयोजनीर्हारयोजनीर्यद्यद्धारयोजनीरितीतहारयोजनीर्यद्यद्धारयोजनीरिति हारियोजनेरितीतहारियोजनेरहारियोजनेरितस्मात्तस्मादितहारियोजनेरहारियोजनेरितस्मात् हारियोजनेरिति हारियोजनेः इतिरस्मात्तस्मादिदेतस्माद्बह्वीभिर्बह्वीभिस्तस्मादिदेतस्माद्बह्वीभिस्तस्मात्बह्वीभिर्बह्वीभिस्तस्मात्तस्मात्बह्वीभिः श्रेणीयात् बह्वीभिश्रेणीयाच्छ्रेणीयाद्बह्वीभिर्बह्वीभिश्रेणीयादृक्सामे वा इन्द्रस्येन्द्रस्य वै वा इन्द्रस्य हरि हरि इन्द्रस्य वै वा इन्द्रस्य हरि इन्द्रस्य हरि हरि इन्द्रस्येन्द्रस्य हरि सोमपानो सोमपानो हरि इन्द्रस्येन्द्रस्य हरि सोमपानो हरि सोमपानो सोमपानो हरि हरि सोमपानो तयोस्तयो सोमपानो हरि हरि सोमपानो तयो हरि इति हरि सोमपानोतयोस्तयो सोमपानो सोमपानोतयोः परिधयः परिधयस्तयोः सोमपानो सोमपानोतयोः परिधयः सोमपानाविति सोमापानौ तयोः परिधयः परिधयस्तयोस्तयोः परिधय आधानमाधानम् परिधयस्तयोस्तयोः परिधय आधानम् परिधय आधानमाधानम् परिधयः परिधय आधानम् यद्यदाधानम् परिधयः परिधय आधानम् यत् परिधय इति परिधयः आधानयद्यदाधानमाधानयदप्रहृत्या प्रहृत्य यदाधानमाधानयदप्रहृत्या आधानमित्याधानम् यदप्रहृत्या प्रहृत्य यद्यदप्रहृत्य परिधेन् परिधेन प्रहृत्य यद्यदप्रहृत्य परिधेन अप्रहृत्य परिधेन् परिधेन प्रहृत्या प्रहृत्य परिधेन् जुहुयाद्युहुयात् परिधेन प्रहृत्या प्रहृत्य परिधेन् जुहुयात् अप्रहृत्येत्यप्रहृत्य परिधेञ्जुहुयाद्युहुयात् परिधेन् परिधेञ्जुहुयादन्तराधानाभ्यामन्तराधानाभ्याम् जुहुयात् परिधेन् परिधेञ्जुहुयादन्तराधानाभ्याम् परिधेनिति परिधेन् जुहुयादन्तराधानाभ्यामन्तराधानाभ्याम् जुहुयाद्युहुयादन्तराधानाभ्याम् घासम् घासमन्तराधानाभ्याम् जुहुयाद्युहुयादन्तराधानाभ्याम् घासम् अन्तराधानाभ्याम् घासम् घासमन्तराधानाभ्यामन्तराधानाभ्याम् घासम् प्रघासमन्तराधानाभ्यामन्तराधानाभ्याम् घासम् प्र अन्तराधानाभ्यामित्यन्तः आधानाभ्याम् घासम् प्रघासम् घासम् प्रयच्छेत् यच्छेत् प्रघासम् घासम् प्रयच्छेत् प्रयच्छेत् यच्छेत् प्रयच्छेत् प्रहृत्य प्रहृत्य यच्छेत् प्रयच्छेत् प्रहृत्य यच्छेत् प्रहृत्य प्रहृत्य यच्छेत् यच्छेत् प्रहृत्य परिधेन् परिधेन् प्रहृत्य यच्छेत् यच्छेत् प्रहृत्य परिधेन् प्रहृत्य परिधेन् परिधेन् प्रहृत्य प्रहृत्य परिधेन् जहोति जहोति परिधेन् प्रहृत्य प्रहृत्य परिधेन् जहोति प्रहृत्येत् प्राहृत्य परिधेन् जहोति जहोति परिधेन् परिधेन् जहोति निराधानाभ्याम् निराधानाभ्याम् जहोति परिधेन् परिधेन् जहोति निराधानाभ्याम् परिधेनिति परिधेन् जहोति निराधानाभ्याम् निराधानाभ्याम् जहोति जहोति निराधानाभ्यामेवैव निराधानाभ्याम् जहोति जहोति निराधानाभ्यामेव निराधानाभ्यामेवैव निराधानाभ्याम् निराधानाभ्यामेव घासम् घासमेव निराधानाभ्याम् निराधानाभ्यामेव घासम् निराधानाभ्यामिति आधानाभ्याम् एव घासम् घासमेवैव घासम् प्रप्रघासमेवैव घासम् प्र घासम् प्रप्रघासम् घासम् प्रयच्छति यच्छति प्रघासम् घासम् प्रयच्छति प्रयच्छति यच्छति प्रप्रयच्छत्युन्नेतोन्नेता यच्छति प्रप्रयच्छत्युन्नेता यच्छत्युन्नेतोन्नेता यच्छति यच्छत्युन्नेता जुहोति जुहोत्युन्नेता यच्छति यच्छत्युन्नेता जुहोति उन्नेतादिहोतिहोत्युन्नेतोन्नेतादिहोति यातया मा यातया मा जिहोत्युन्नेतोन्नेतादिहोति यातया मा उन्नेतेत्युतोन्नेता जुहोति यातया मा यातया मा जुहोति जुहोति यातया मेवेव यातया मा जुहोति जुहोति यातया मेव यातया मेवेव यातया मा यातया मेव हि यातया मा यातया मेव हि यातया मेति याता यामा इव हि मेव ह्येतर्ह्येतर्हि हि मेव ह्येतर्हि ह्येतर्ह्येतर्हि ह्येतर्ह्यद्धर्यरद्धर्यरेतर्हि ह्येतर्ह्यद्धर्यो एतर्ह्यद्धर्यरद्धर्यरेतर्ह्येतर्ह्यद्धर्यस्वगाकृतस्वगाकृतोद्धर्यरेतर्ह्येतर्ह्यद्धर्यस्वगाकृतः अध्वर्यस्वगाकृतस्वगाकृतोद्धर्यरद्धर्यस्वगाकृतो यद्यत्स्वगाकृतोद्धर्यरद्धर्यस्वगाकृतो यद्स्वगाकृतः यदध्वर्यरद्धर्यर्यज्ञरद्धर्यज्ञहुयाद्युहुयादध्वर्यर्यज्ञरद्धर्यज्ञहुयाद् अध्वर्यद्युहुयाद्युहुयादध्वर्यरद्धर्यद्युहुयाद्यथा यथा जुहुयादध्वर्यरद्धर्यद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद्युहुयाद तादृक् युनक्ति तादृक् तादृग्युनक्ति युनक्ति तादृगेवैव तादृग्युनक्ति युनक्ति तादृगेव तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तत् एव तत्तदेवैव तच्छीर्षन् शीर्षन् तदेवैव तच्छीर्षन् तत्तच्छीर्षन् शीर्षन् तत्तच्छीर्षन् निधाय धनिधाय शीर्षन् तत्तच्छीर्षन् निधाय शीर्षन् निधाय धनिधाय शीर्षन् शीर्षन् निधाय जुहोति जुहोत्यधनिधाय शीर्षन् शीर्षन् निधाय जुहोति अधिनिधाय जुहोति जुहोत्यधनिधाय धनिधाय जुहोति शीर्षतः शीर्षतो जुहोत्यधनिधाय धनिधाय जुहोति शीर्षतः अधिनिधायेत्यधि निधाय जहोति शीर्षतः शीर्षतो जहोति जहोति शीर्षतो हि शीर्षतो जहोति जहोति शीर्षतो हि शीर्षतो हि शीर्षतः शीर्षतो हि स हि शीर्षतः शीर्षतो हि स स हि स समभवत् समभवत् स हि स समभवत् स समभवत् समभवत् स समभवत् विक्रम्य विक्रम्य समभवत् स समभवत् विक्रम्य समभवद्विक्रम्य विक्रम्य समभवत् समभवद्विक्रम्य जहोति जहोति विक्रम्य समभवत् समभवद्विक्रम्य जहोति समभवदिति सम् अभवत् विक्रम्य जहोति जहोति विक्रम्य विक्रम्य जहोति विक्रम्य विक्रम्य जहोति विक्रम्य विक्रम्य जहोति विक्रम्य विक्रम्येति विक्रम्य जहोति विक्रम्य विक्रम्य जहोति जहोति विक्रम्य हि विक्रम्य जहोति जहोति विक्रम्य हि विक्रम्य हि विक्रम्य विक्रम्य हीन्द्र इन्द्रो हि विक्रम्य विक्रम्य हीन्द्र विक्रम्येति विक्रम्य हीन्द्र इन्द्रो हि हीन्द्रो वृत्रम् वृत्रमिन्द्रो हि हीन्द्रो वृत्रम् इन्द्रो वृत्रम् वृत्रमिन्द्र इन्द्रो वृत्रमहन्नहन् वृत्रमिन्द्र इन्द्रो वृत्रमहन्नो वृत्रमहन्नहन् वृत्रम् वृत्रमहन् समृद्धि समृद्ध्या अहन् वृत्रम् वृत्रमहन् समृद्धि अहन् समृद्धि समृद्ध्या अहन्नहन् समृद्धि पशवः पशवः समृद्ध्या अहन्नहन् समृद्धि पशवः समृद्धि पशवः पशवः समृद्धि समृद्धि पशवो वै वै पशवः समृद्धि समृद्धि पशवो वै समृद्ध्या इति समृद्धि पशवो वै वै पशवः पशवो वै हारियोजनीर्हारियोजनीर्वै पशवः पशवो वै हारियोजनीः वै हारियोजनीर्हारियोजनीर्वै वै हारियोजनीर्यद्यद्धारियोजनीर्वै वै हारियोजनीर्यत् हारियोजनीर्यद्यद्धारियोजनीर्हारियोजनीर्यत्संभिञ्जात् संभिञ्जाद्यद्धारियोजनीर्हारियोजनीर्यत्संभिञ्जात् हारियोजनीरिति हारि योजनीः यत्संभिञ्जात् संभिञ्जात् यद्यत्संभिञ्जादल्पा अल्पाः संभिञ्जात् यद्यत्संभिञ्जादल्पाः संभिञ्जादल्पा अल्पाः संभिञ्जात् संभिञ्जादल्पा एनमेनमल्पाः संभिञ्जात् संभिञ्जादल्पा एनम् संभिञ्जादिति संभिञ्जात् अल्पा एनमेनमल्पा अल्पा एनम् पशवः पशव एनमल्पा अल्पा एनम् पशवः एनम् पशवः पशव एनमेनम् पशवो भुञ्जन्तो भुञ्जन्तः पशव एनमेनम् पशवो भुञ्जन्तः पशवो भुञ्जन्तो भुञ्जन्तः पशवः पशवो भुञ्जन्त उपोपभुञ्जन्तः पशवः पशवो भुञ्जन्त उप भुञ्जन्त उपोपभुञ्जन्तो भुञ्जन्त उपतिष्ठेरन् तिष्ठेरन्नुपभुञ्जन्तो भुञ्जन्त उपतिष्ठेरन् उपतिष्ठेरन् तिष्ठेरन्नुपोपतिष्ठेरणि यद्यत्तिष्ठेरन्नुपोपतिष्ठेरणि यत् तिष्ठेरणि यद्यत्तिष्ठेरन् तिष्ठेरणयन्न यत् तिष्ठेरन् तिष्ठेरणयन्न यन्नरयद्यन्न संभिन्यात् संभिन्यान्नयद्यन्न संभिन्यात् संभिन्यात् संभिन्यान्न संभिन्यात् भावो भावः संभिन्यान्न संभिन्यात् भावः संभिन्यात् भावो भावः संभिन्यात् संभिन्यात् भाव एनमेनम् भावः संभिन्यात् संभिन्यात् भाव एनम् संभिन्यादिति संभिन्यात् भाव एनमेनम् भावो भाव एनम् पशवः पशव एनम् भावो भाव एनम् पशवः एनम् पशवः पशव एनमेनम् पशवो भुञ्जन्तो भुञ्जन्तः पशव एनमेनम् पशवो भुञ्जन्तः पशवो भुञ्जन्तो भुञ्जन्तः पशवः पशवो भुञ्जन्त उपोपा भुञ्जन्तः पशवः पशवो भुञ्जन्त उप अभुञ्जन्त उपोपा भुञ्जन्तो भुञ्जन्त उपतिष्ठेरन् तिष्ठेरन्नुपा भुञ्जन्तो भुञ्जन्त उपतिष्ठेरन् उपतिष्ठेरन् तिष्ठेरन्नुपोपतिष्ठेरन् मनसा मनसा तिष्ठेरन्नुपोपतिष्ठेरन् मनसा तिष्ठेरन् मनसा मनसा तिष्ठेरन् तिष्ठेरन् मनसा सकोसम् मनसा तिष्ठेरन् तिष्ठेरन् मनसासम् मनसा सकोसम् मनसा मनसा सम्बाधते बाधते सम् मनसा मनसा सम्बाधते सम्बाधते बाधते सकोसम् बाधत उभयमुभयम् बाधते सकोसम् बाधत उभयम् बाधत उभयमुभयम् बाधते बाधत उभयम् करोति करोत्युभयम् बाधते बाधत उभयम् करोति उभयम् करोति करोत्युभयमुभयम् करोति बहवो बहवः करोत्युभयमुभयम् करोति बहवः करोति बहवो बहवः करोति करोति बहव एवैव बहवः करोति करोति बहव एव बहव एवैव बहवो बहव एवैनमेनमेव बहवो बहव एवैनम् एवैनमेनमेवैवैनम् पशवः पशव एनमेवैवैनम् पशवः एनम् पशवः पशव एनमेनम् पशवो भुञ्जन्तो भुञ्जन्तः पशव एनमेनम् पशवो भुञ्जन्तः पशवो भुञ्जन्तो भुञ्जन्तः पशवः पशवो भुञ्जन्त उपोपभुञ्जन्तः पशवः पशवो भुञ्जन्त उप भुञ्जन्त उपोपभुञ्जन्तो भुञ्जन्त उपतिष्ठन्ते तिष्ठन्त उपभुञ्जन्तो भुञ्जन्त उपतिष्ठन्ते उपतिष्ठन्ते तिष्ठन्त उपोपतिष्ठन्त उन्नेतर्युन्नेतरि तिष्ठन्त उपोपतिष्ठन्त उन्नेतरि तिष्ठन्त उन्नेतर्युन्नेतरि तिष्ठन्ते तिष्ठन्त उन्नेतर्युपहवमुपहवमुन्नेतरि तिष्ठन्ते तिष्ठन्त उन्नेतर्युपहवम् उन्नेतर्युपहवमुपहवमुन्नेतर्युन्नेतर्युपहवमिच्छन्त इच्छन्त उपहवमुन्नेतर्युन्नेतर्युपहवमिच्छन्ते उन्नेतरीत्युत् नेतरि उपहवमिच्छन्त इच्छन्त उपहवमुपहवमिच्छन्ते यो य इच्छन्त उपहवमुपहवमिच्छन्ते यः उपहवमित्युपाहवम् इच्छन्ते यो य इच्छन्त इच्छन्ते य एवैव य इच्छन्त इच्छन्ते य एव य एवैव यो य एव तत्र तत्रैव यो य एव तत्र एव तत्र तत्रैवैव तत्र सोमपीठः स्वामपीठस्तत्रैवैव तत्र सोमपीठः तत्र सोमपीठः स्वामपीठस्तत्र तत्र सोमपीठस्तन्दगुं सोमपीठस्तत्र तत्र सोमपीठस्तम् सोमपीठस्तन्दगुं सोमपीठः स्वामपीठस्तमेवैव तगुं सोमपीठः स्वामपीठस्तमेव सोमपीठ इति सोमापीठः तमेवैव दन्तमेव वैव दन्तमेव एवावैवैवावरुन्धते रुन्धते वैवैवावरुन्धते अवरुन्धते रुन्धते वावरुन्धत उत्तरवेद्याम् उत्तरवेद्यागोरुन्धते वावरुन्धत उत्तरवेद्याम् रुन्धत उत्तरवेद्यामुत्तरवेद्यागोरुन्धते रुन्धत उत्तरवेद्यान्निन्युत्तरवेद्यागोरुन्धते रुन्धत उत्तरवेद्यान्नि उत्तरवेद्यान्निन्युत्तरवेद्यामुत्तरवेद्यान्निवपतिवपदिन्युत्तरवेद्यामुत्तरवेद्यान्निवपति उत्तरवेद्यामित्युत्तरवेद्याम्निवपतिवपदिनिवपति पशवः पशवो भवति निवपति पशवः भवति पशवः पशवो भवति वपति पशवो वै वै पशवो भवति वपति पशवो वै पशवो वै वै पशवः पशवो वा उत्तरवेदिरुत्तरवेदिर्वै पशवः पशवो वा उत्तरवेदिः वा उत्तरवेदिरुत्तरवेदिर्वै वा उत्तरवेदिः पशवः पशव उत्तरवेदिर्वै वा उत्तरवेदिः पशवः उत्तरवेदिः पशवः पशव उत्तरवेदिरुत्तरवेदिः पशवो हारियोजनीर्हारियोजनीः पशव उत्तरवेदिरुत्तरवेदिः पशवो हारियोजनीः उत्तरवेदिरित्युत्तरवेदिः पशवो हारियोजनीर्हारियोजनीः पशवः पशवो हारियोजनीः पशुषु पशुषु हारियोजनीः पशवः पशवो हारियोजनीः पशुषु हारियोजनीः पशुषु पशुषु हारियोजनीर्हारियोजनीः पशुष्वेवैव पशुषु हारियोजनीर्हारियोजनीः पशुष्वेव हारियोजनीरिति हारियोजनीः पशुष्वेवैव पशुषु पशुष्वेव पशून् पशूनेव पशुषु पशुष्वेव पशून् एव पशून् पशूनेवैव पशून् प्रति प्रति पशूनेवैव पशून् प्रति पशून् प्रति प्रति पशून् पशून् प्रतिष्ठापयन्ति स्थापयन्ति पशुति पशून् पशून् प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति स्थापयन्ति प्रति प्रतिष्ठापयन्ति स्थापयन्ति इति स्थापयन्ति ग्रहानुवै वै ग्रहान् ग्रहानु वा अन्वनुवै ग्रहान् ग्रहानु वा अनु वा अन्वनुवै वा अनुप्रजाः प्रजा अनुवै वा अनुप्रजाः अनुप्रजाः प्रजा अन्वनुप्रजाः पशवः पशवः प्रजा अन्वनुप्रजाः पशवः प्रजाः पशवः पशवः प्रजाः प्रजाः पशवः प्रपशवः प्रजाः प्रजाः पशवः प्रजवः प्राजाः पशवः प्रप्रपशवः पशवः प्रजायन्ते जायन्ते प्रपशवः पशवः प्रजायन्ते प्रजायन्ते जायन्ते प्रप्रजायन्त उपागुष्वन्तर्यामावुपागुष्वन्तर्यामौ जायन्ते प्रप्रजायन्त उपागुष्वन्तर्यामौ जायन्त उपागुष्वन्तर्यामावुपागुष्वन्तर्यामौ जायन्ते जायन्त उपागुष्वन्तर्यामावजावयो जावय उपागुष्वन्तर्यामौ जायन्ते जायन्त उपागुष्वन्तर्यामावजावयः उपागुष्वन्तर्यामावजावयो जावय उपागुष्वन्तर्यामावुपागुष्वन्तर्यामावजावय शुक्रामन्थनो शुक्रामन्थनावजावय उपागुष्वन्तर्यामावुपागुष्वन्तर्यामावजावय शुक्रामन्थिनो उपागुष्वन्तर्यामावित्युपागुंशो अन्तर्यामौ अजावय शुक्रामन्थनो शुक्रामन्थनावजावयो जावय शुक्रामन्थिनो पुरुषाः पुरुषाः शुक्रामन्थनावजावयो जावय शुक्रामन्थिनो पुरुषाः अजावय इत्यजावयः शुक्रामन्थिनो पुरुषाः पुरुषाः शुक्रामन्थिनो शुक्रामन्थिनो पुरुषा ऋतुग्रहान् ऋतुग्रहान् पुरुषाः शुक्रामन्थिनो शुक्रामन्थिनो पुरुषा ऋतुग्रहान् शुक्रामन्थिनाविति शुक्रामन्थिनौ पुरुषा ऋतुग्रहान् ऋतुग्रहान् पुरुषाः पुरुषा ऋतुग्रहान् एकशभा एकशभा ऋतुग्रहान् पुरुषाः पुरुषा ऋतुग्रहान् एकशभाः ऋतुग्रहानेकशभा एकशभा ऋतुग्रहान् ऋतुग्रहानेकशभा आदित्यग्रहमादित्यग्रहमेकशभा ऋतुग्रहान् ऋतुग्रहानेकशभा आदित्यग्रहम् ऋतुग्रहानित्युतुग्रहान् एकशभा आदित्यग्रहमादित्यग्रहमेकशभा एकशभा आदित्यग्रहङ्गावो गाव आदित्यग्रहमेकशभा एकशभा आदित्यग्रहङ्गावः एकशभा इत्येकाशभाः आदित्यग्रहङ्गावो गाव आदित्यग्रहमादित्यग्रहङ्गाव आदित्यग्रह आदित्यग्रहो गाव आदित्यग्रहमादित्यग्रहङ्गाव आदित्यग्रह आदित्यग्रहमित्यादित्याग्रहम् गाव आदित्यग्रह आदित्यग्रहो गावो गाव आदित्यग्रहो भूयिष्ठाभिर्भूयिष्ठाभिरादित्यग्रहो गावो गाव आदित्यग्रहो भूयिष्ठाभिः आदित्यग्रहो भूयिष्ठाभिर्भूयिष्ठाभिरादित्यग्रह आदित्यग्रहो भूयिष्ठाभिरग्भिरग्भिर्भूयिष्ठाभिरादित्यग्रह आदित्यग्रहो भूयिष्ठाभिरग्भिः आदित्यग्रह इत्यादित्याग्रह भूयिष्ठाभिरग्भिरग्भिर्भूयिष्ठाभिर्भूयिष्ठाभिरग्भिर्गृह्यते गृह्यत अर्घ्यर्भूयिष्ठाभिर्भूयिष्ठाभिरग्भिर्गृह्यते अर्घ्यर्गृह्यते गृह्यत अर्घ्यरग्भिर्गृह्यते तस्मात्तस्माद्गृह्यत अर्घ्यरग्भिर्गृह्यते तस्माद् अर्घ्यरित्युर्गोभिः गृह्यते तस्माद्तस्माद्गृह्यते गृह्यते तस्माद्गावो गावस्तस्माद्गृह्यते गृह्यते तस्माद्गावः तस्माद्गावो गावस्तस्माद्तस्माद्गावः पशूनाम् पशूनाम् गावस्तस्माद्तस्माद्गावः पशूनाम् गावः पशूनाम् पशूनाम् गावो गावः पशूनाम् भूयिष्ठा भूयिष्ठाः पशूनाम् गावो गावः पशूनाम् भूयिष्ठाः पशूनाम् भूयिष्ठा भूयिष्ठाः पशूनाम् पशूनाम् भूयिष्ठा यद्यद्भूयिष्ठाः पशूनाम् पशूनाम् भूयिष्ठा यद् भूयिष्ठा यद्यद्भूयिष्ठा भूयिष्ठा यत्र भूयिष्ठा भूयिष्ठा यत्रिः यत्र स्त्रिर्यद्यत्रिरुपागुंशमुपागुंशम् त्रिर्यद्यत्रिरुपागुंशम् त्रिरुपागुंशमुपागुंशम् त्रिस्त्रिरुपागुंशगुंहस्तेन हस्तेनोपागुंशम् त्रिस्त्रिरुपागुंशगुंहस्तेन उपागुंशगुंहस्तेन हस्तेनोपागुंशमुपागुंशगुंहस्तेन विगृह्णाति विगृह्णाति हस्तेनोपागुंशमुपागुंशगुंहस्तेन विगृह्णाति उपागुंशमित्युपागुंशम् हस्तेन विगृह्णाति विगृह्णाति हस्तेन हस्तेन विगृह्णाति तस्मात्तस्माद्विगृह्णाति हस्तेन हस्तेन विगृह्णाति तस्मात् विगृह्णाति तस्मात्तस्माद्विगृह्णाति विगृह्णाति तस्माद्वौ द्वौ तस्माद्विगृह्णाति विगृह्णाति तस्माद्वौ विगृह्णातीति विगृह्णाति तस्माद्वौ द्वौ तस्माद्तस्माद्वौ त्रिगुस्त्रीन् द्वौ तस्माद्तस्माद्वौ त्रीन् द्वौ त्रिगुस्त्रीन् द्वौ द्वौ त्रिनजात्रीन् द्वौ द्वौ त्रिनजात्रीनजात्रीगुस्त्रीनजा जनयति जनयत्यजात्रीगुस्त्रीनजा जनयति अजा जनयति जनयत्यजाजा जनयत्यथाथ जनयत्यजाजा जनयत्यथा जनयत्यथाथ जनयति जनयत्यथा वयो वयोथ जनयति जनयत्यथावयः अथा वयो वयोथाथावयो भूयसेर्भूयसेरवयोथाथावयो भूयसीः अवयो भूयसेर्भूयसेरवयोवयो भूयसेः पिता पिता भूयसेरवयोवयो भूयसेः पिता भूयसेः पिता पिता भूयसेर्भूयसेः पिता वै वै पिता भूयसेर्भूयसेः पिता वै पिता वै वै पिता पिता वा एष वै पिता पिता वा एषः वा एष वै वा एष यद्यदेष वै वा एष यद् एष यद्यदेश एष यदा आग्रेण आग्रेणो यदेश एष यदा आग्रेणः यदा आग्रेण आग्रेणो यद्यदा आग्रेणः पुत्रः पुत्र आग्रेणो यद्यदा आग्रेणः पुत्रः आग्रेणः पुत्रः पुत्र आग्रेण आग्रेणः पुत्रः कलशः कलशः पुत्र आग्रेण आग्रेणः पुत्रः कलशः पुत्रः कलशः कलशः पुत्रः पुत्रः कलशो यद्यत् कलशः पुत्रः पुत्रः कलशोयत् कलशो यद्यत् कलशः कलशोयदा आग्रेण आग्रेणो यत् कलशः कलशोयदा आग्रेणः यदा आग्रेण आग्रेणो यद्यदा आग्रेण उपदस्येदुपदस्येदाग्रेणो यद्यदा आग्रेण उपदस्येत् आग्रेण उपदस्येदुपदस्येदाग्रेण आग्रेण उपदस्येत् कलशात् कलशादुपदस्येदाग्रेण आग्रेण उपदस्येत् कलशात् उपदस्येत् कलशात् कलशादुपदस्येदुपदस्येत् कलशात् गृह्णीयात् गृह्णीयात् कलशादुपदस्येदुपदस्येत् कलशात् गृह्णीयात् उपदस्येदित्युपादस्येत् कलशात् गृह्णीयात् गृह्णीयात् कलशात् कलशात् गृह्णीयात् यथा यथा गृह्णीयात् कलशात् कलशात् गृह्णीयात् यथा गृह्णीयात् यथा यथा गृह्णीयात् गृह्णीयात् यथा पिता पिता यथा गृह्णीयात् गृह्णीयात् यथा पिता यथा पिता पिता यथा यथा पिता पुत्रम् पुत्रम् पिता यथा यथा पिता पुत्रम् पिता पुत्रम् पुत्रम् पिता पिता पुत्रम् क्षितः क्षितः पुत्रम् पिता पिता पुत्रम् क्षितः पुत्रम् क्षितः क्षितः पुत्रम् पुत्रम् क्षित उपधावत्युपधावति क्षितः पुत्रम् पुत्रम् क्षित उपधावति क्षित उपधावत्युपधावति क्षितः क्षित उपधावति तादृक् तादृक् उपधावति क्षितः क्षित उपधावति तादृक् उपधावति तादृक् तादृक् उपधावत्युपधावति तादृगेवैव तादृक् उपधावत्युपधावति तादृगेव उपधावतीत्युपधावति तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तत् एव तत्तदेवैव तद्यद्यत्तदेवैव तद्यत् तद्यद्यत्तद्यत् कलशः कलशो यत्तत्तद्यत् कलशः यत्कलशः कलशो यद्यत् कलश उपदस्येदुपदस्येत् कलशो यद्यत् कलश उपदस्येत् कलश उपदस्येदुपदस्येत् कलशः कलश उपदस्येदाग्रेणादा आग्रेणादुपदस्येत् कलशः कलश उपदस्येदाग्रेणात् उपदस्येदाग्रेणादा आग्रेणादुपदस्येदुपदस्येदाग्रेणात् गृह्णीयात् गृह्णीयादाग्रेणादुपदस्येदुपदस्येदाग्रेणात् गृह्णीयात् उपदस्येदित्युपादस्येत् आग्रेणात् गृह्णीयात् गृह्णीयादाग्रेणादा आग्रेणात् गृह्णीयाद्यथा यथा गृह्णीयादाग्रेणादा आग्रेणात् गृह्णीयाद्यथा गृह्णीयाद्यथा यथा गृह्णीयात् गृह्णीयाद्यथा पुत्रः पुत्रो यथा गृह्णीयात् गृह्णीयाद्यथा पुत्रः यथा पुत्रः पुत्रो यथा यथा पुत्रः पितरम् पितरम् पुत्रो यथा यथा पुत्रः पितरम् पुत्रः पितरम् पितरम् पुत्रः पुत्रः पितरम् क्षितः क्षितः पितरम् पुत्रः पुत्रः पितरम् क्षितः पितरम् क्षितः क्षितः पितरम् पितरम् क्षित उपधावत्युपधावति क्षितः पितरम् पितरम् क्षित उपधावति क्षित उपधावत्युपधावति क्षितः क्षित उपधावति तादृक् तादृक् उपधावति क्षितः क्षित उपधावति तादृक् उपधावति तादृक् तादृक् उपधावत्युपधावति तादृगेवैव तादृक् उपधावत्युपधावति तादृगेव उपधावतीत्युपधावति तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तत् एव तत्तदेवैव तदात्मात्मा तदेवैव तदात्मा तदात्मात्मा तत्तदात्मा वै वा आत्मा तत्तदात्मा वै आत्मा वै वा आत्मात्मा वा एष वा आत्मात्मा वा एषः वा एष वै वा एष यज्ञस्य यज्ञस्यैष वै वा एष यज्ञस्य एष यज्ञस्य यज्ञस्यैष एष यज्ञस्य यद्यज्ञस्यैष एष यज्ञस्य यद् यज्ञस्य यद्यज्ञस्य यज्ञस्य यदा आग्रेणः आग्रेणो यद्यज्ञस्य यज्ञस्य यदा आग्रेणः यदा आग्रेण आग्रेणो यद्यदा आग्रेणो यद्यदा आग्रेणो यद्यदा आग्रेणो यद्यदा आग्रेणो यद्यदा आग्रेण आग्रेणो यद्ग्रहो ग्रहो यदा आग्रेण आग्रेणो यद्ग्रहः यद्ग्रहो ग्रहो यद्यग्रहो वा वाग्रहो यद्यग्रहो वा ग्रहो वा वाग्रहो ग्रहो वा कलशः कलशो वाग्रहो ग्रहो वा कलशः वा कलशः कलशो वा वा कलशो वा वा कलशो वा वा कलशो वा कलशो वा वा कलशः कलशो गोपदस्येदुपदस्येद्वा कलशः कलशो गोपदस्येत् गोपदस्येदुपदस्येद्वा गोपदस्येदाग्रेणादा आग्रेणादुपदस्येद्वा गोपदस्येदाग्रेणात् उपदस्येदाग्रेणादा आग्रेणादुपदस्येदुपदस्येदाग्रेणात् गृह्णीयात् गृह्णीयादाग्रेणादुपदस्येदुपदस्येदाग्रेणात् गृह्णीयात् उपदस्येदित्युपदस्येत् आग्रेणात् गृह्णीयात् गृह्णीयादाग्रेणादा आग्रेणात् गृह्णीयादात्मनः आत्मनो गृह्णीयादाग्रेणादा आग्रेणात् गृह्णीयादात्मनः गृह्णीयादात्मन आत्मना गृह्णीयात् गृह्णीयादात्मन एवैवात्मन गृह्णीयात् गृह्णीयादात्मन एव आत्मन एवैवात्मन आत्मन एवाध्यध्येवात्मन आत्मन एवाधि एवाध्यध्येवैवाधि यज्ञम् यज्ञमध्येवैवाधि यज्ञम् अधियज्ञम् यज्ञमध्यधि यज्ञम् निर्निर्यज्ञमध्यधि यज्ञन्निः यज्ञम् निर्निर्यज्ञम् यज्ञम् निष्करोति करोति निर्यज्ञम् यज्ञम् निष्करोति निष्करोति करोति निर्निष्करोत्यविज्ञातो विज्ञातः करोति निर्निष्करोत्यविज्ञातः करोत्यविज्ञातो विज्ञातः करोति करोत्यविज्ञातो वै वा अविज्ञातः करोति करोत्यविज्ञातो वै अविज्ञातो वै वा अविज्ञातो विज्ञातो वा एष एष वा अविज्ञातो विज्ञातो वा एषः अविज्ञात इत्यभिज्ञातः वा एष एष वै वा एष गृह्यते गृह्यत एष वै वा एष गृह्यते एष गृह्यते गृह्यत एष एष गृह्यते यद्यद्गृह्यत एष एष गृह्यते यद् गृह्यते यद्यद्गृह्यते गृह्यते यदा आग्रेण आग्रेणो यद्गृह्यते गृह्यते यदा आग्रेण यदा आग्रेण आग्रेणो यद्यदा आग्रेण स्थाल्या स्थाल्याग्रेणो यद्यदा आग्रेण स्थाल्या आग्रेण स्थाल्या स्थाल्याग्रेण आग्रेण स्थाल्या गृह्णाति गृह्णाति स्थाल्याग्रेण आग्रेण स्थाल्या गृह्णाति स्थाल्या गृह्णाति गृह्णाति स्थाल्या स्थाल्या गृह्णाति वायव्येन वायव्येन गृह्णाति स्थाल्या स्थाल्या गृह्णाति वायव्येन गृह्णाति वायव्येन वायव्येन गृह्णाति गृह्णाति वायव्येन जुहोति जुहोति वायव्येन गृह्णाति गृह्णाति वायव्येन जुहोति वायव्येन जुहोति जुहोति वायव्येन वायव्येन जुहोति तस्मात् तस्मात् जुहोति वायव्येन वायव्येन जुहोति तस्मात् जुहोति तस्मात् तस्मात् जुहोति जुहोति तस्मात् गर्भेण गर्भेण तस्मात् जुहोति जुहोति तस्मात् गर्भेण तस्मात् गर्भेण गर्भेण तस्मात् तस्मात् गर्भेण विज्ञातेनाविज्ञातेन गर्भेण तस्मात् तस्मात् गर्भेणाविज्ञातेन गर्भेणाविज्ञातेनाविज्ञातेन गर्भेण गर्भेणाविज्ञातेन ब्रह्मः ब्रह्मः विज्ञातेन गर्भेण गर्भेणाविज्ञातेन ब्रह्मः अविज्ञातेन ब्रह्मः ब्रह्मः विज्ञातेनाविज्ञातेन ब्रह्मः अवभृतमवभृतम् ब्रह्मः विज्ञातेनाविज्ञातेन ब्रह्मावभृतम् अविज्ञातेनेत्यभिज्ञातेन ब्रह्मावभृतमवभृतम् ब्रह्मः ब्रह्मावभृतमवावभृतम् ब्रह्मः ब्रह्मावभृतमव ब्रह्महेति ब्रह्माः अवभृतमवावावभृतमवभृतमव यन्ति यन्त्य वावभृतमवभृतमव यन्ति अवभृतमित्यवाभृतम् अवयन्ति यञ्च वावयन्ति परापरा यञ्च वावयन्ति परा यन्ति परापरा यन्ति यन्ति परा आस्थालीः स्थालीः परा यन्ति यन्ति परा आस्थालीः परा आस्थालीः स्थालीः परापरा आस्थालीरस्यन्त्यस्यन्ति स्थालीः परापरा आस्थालीरस्यन्ति स्थालीरस्यन्त्यस्यन्ति स्थाली स्थालीरस्यञ्चुदुरस्यन्ति स्थाली स्थालीरस्यञ्चुद अस्यञ्चिदुरस्यञ्चस्यञ्चद्वायव्यानि वायव्यान्युरस्यञ्चस्यञ्चद्वायव्यानि उद्वायव्यानि वायव्यान्युरुद्वायव्यानि हरन्ति हरन्ति वायव्यान्युरुद्वायव्यानि हरन्ति वायव्यानि हरन्ति हरन्ति वायव्यानि वायव्यानि हरन्ति तस्मात् तस्माद्धरन्ति वायव्यानि वायव्यानि हरन्ति तस्मात् हरन्ति तस्मात् तस्माद्धरन्ति हरन्ति तस्मात् स्त्रियग्स्त्रियम् तस्माद्धरन्ति हरन्ति तस्मात् स्त्रियम् तस्मात् स्त्रियग्स्त्रियम् तस्मात् तस्मात् स्त्रियञ्जाताञ्जाताग्स्त्रियम् तस्मात् तस्मात् स्त्रियञ्जाताम् स्त्रियञ्जाताञ्जाताग्स्त्रियग्स्त्रियञ्जाताम् परापरा जाताग्स्त्रियग्स्त्रियञ्जाताम् परा जाताम् परापरा जाताञ्जाताम् परा आस्यञ्जस्यन्ति परा जाताञ्जाताम् परा आस्यन्ति परा आस्यञ्जस्यन्ति परापरा आस्यञ्चुदस्यन्ति परापरा आस्यञ्चुद अस्यञ्चुदुरस्यञ्जस्यञ्चुत्पमागुंसम् पुमागुंसमुदस्यञ्जस्यञ्चुत्पमागुंसम् उत्पमागुंसम् पुमागुंसमुदुत्पमागुंसकुं हरन्ति हरन्ति पुमागुंसमुदुत्पमागुंसकुं हरन्ति पुमागुंसकुं हरन्ति हरन्ति पुमागुंसम् पुमागुंसकुं हरन्ति यद्यद्धरन्ति पुमागुंसम् पुमागुंसकुं हरन्ति यद् हरन्ति यद्यद्धरन्ति हरन्ति यत्पुरोरुचम् पुरोरुचम् यद्धरन्ति हरन्ति यत्पुरोरुचम् यत्पुरोरुचम् पुरोरुचम् यद्यत्पुरोरुचमाः पुरोरुचम् यद्यत्पुरोरुचमाः पुरोरुचमाः पुरोरुचम् पुरोरुचमाः यथा यथाः पुरोरुचम् पुरोरुचमाः यथा पुरोरुचमिति पुरः रुचम् आह यथा यथाः हयथा वस्यसे वस्यसे यथाः यथा वस्यसे यथा वस्यसे वस्यसे यथा यथा वस्यस आहरत्याहरति वस्यसे यथा यथा वस्यस आहरति वस्यस आहरत्याहरति वस्यसे वस्यस आहरति तादृक् तादृगाहरति वस्यसे वस्यस आहरति तादृग् आहरति तादृक् तादृगाहरत्याहरति तादृगेवैव तादृगाहरत्याहरति तादृगेव आहरतीत्याहरति तादृगेवैव तादृक् तादृगेव दत्तदेव तादृक् तादृगेव तत् एव दत्तदेवैव दद्यद्यत्तदेवैव दद्यद्यत्तद्यद्ग्रहम् ग्रहम् यत्तत्तद्यद्ग्रहम् यद्ग्रहम् ग्रहम् यद्यग्रहम् गृह्णाति गृह्णाति ग्रहम् यद्यग्रहम् गृह्णाति ग्रहम् गृह्णाति गृह्णाति ग्रहम् ग्रहम् गृह्णाति यथा यथा गृह्णाति ग्रहम् ग्रहम् गृह्णाति यथा गृह्णाति यथा यथा गृह्णाति गृह्णाति यथा वस्यसे वस्यसे यथा गृह्णाति गृह्णाति यथा वस्यसे यथा वस्यसे वस्यसे यथा यथा वस्यस आहृत्याहृत्य वस्यसे यथा यथा वस्यस आहृत्य वस्यस आहृत्याहृत्य वस्यसे वस्यस आहृत्य प्रप्राहृत्य वस्यसे वस्यस आहृत्य प्रा आहृत्य प्रप्राहृत्याहृत्य प्राहाः प्राहृत्याहृत्य प्राह आहृत्येत्या आहृत्य प्राहाः प्रप्राह तादृक् तादृगाः प्रप्राह तादृग आह तादृक् तादृगाः तादृगेवैव तादृगाः तादृगेव तादृगेवैव तादृक् तादृगेव दत्तदेव तादृक् तादृगेव तत् एव दत्तदेवैव तद्यद्यत्तदेवैव तद्यत् तद्यद्यत्तद्यत्साधयति साधयति यत्तत्तद्यत्साधयति यत्साधयति साधयति यद्यत्साधयति यथा यथा साधयति यद्यत्साधयति यथा साधयति यथा यथा साधयति साधयति यथा वस्यसे वस्यसे यथा साधयति साधयति यथा वस्यसे यथा वस्यसे वस्यसे यथा यथा वस्यस उपनधायोपनधाय वस्यसे यथा यथा वस्यस उपनधाय वस्यस उपनधायोपनधाय वस्यसे वस्यस उपनधाय वक्रामत्य वक्रामत्युपनधाय वस्यसे वस्यस उपनधाय वक्रामति उपनिधाय वक्रामत्य वक्रामत्युपनिधायोपनिधाय वक्रामति तादृक् तादृक वक्रामत्युपनिधायोपनिधाय वक्रामति तादृक् उपनिधायेत्युपनिधाय अवक्रामति तादृक् तादृक वक्रामत्य वक्रामति तादृगेवैव तादृक वक्रामत्य वक्रामति तादृगेव अवक्रामतीत्यपाक्रामति तादृगेवैव तादृक् तादृगेव दत्तदेव तादृक् तादृगेव तत् एव दत्तदेवैव दद्यद्यत्तदेवैव दद्यत् तद्यद्यत्तद्यद्वै वै यत्तद्यद्वै यद्वै वै यद्यद्वै यज्ञस्य यज्ञस्य वै यद्यद्वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य साम्ना साम्ना यज्ञस्य वै वै यज्ञस्य साम्ना यज्ञस्य साम्ना साम्ना यज्ञस्य यज्ञस्य साम्ना यजुषा यजुषा साम्ना यज्ञस्य यज्ञस्य साम्ना यजुषा साम्ना यजुषा यजुषा साम्ना साम्ना यजुषा क्रियते क्रियते यजुषा साम्ना साम्ना यजुषा क्रियते यजुषा क्रियते क्रियते यजुषा यजुषा क्रियते शिथिलकं शिथिलं क्रियते यजुषा यजुषा क्रियते शिथिलं क्रियते शिथिलकं शिथिलं क्रियते क्रियते शिथिलं तत्तच्छिथिलं क्रियते क्रियते शिथिलं तत् शिथिलं तत्तच्छिथिलकं शिथिलं तद्यद्यत्तच्छिथिलकं शिथिलं तद्यत् तद्यद्यत्तद्यदृजच्चा यत्तत्तद्यदृजा यदृजच्चा यद्यदृचा तत्त्वदृचा यद्यदृचा तत् अचा तत्त्वदृचर्चा तद्दृढम् दृढम् तदृजर्चा तद्दृढम् तद्दृढम् दृढम् तत्तद्दृढम् पुरस्तादपयामाः पुरस्तादपयामा दृढम् तत्तद्दृढम् पुरस्तादपयामाः दृढम् पुरस्तादपयामाः पुरस्तादपयामा दृढम् दृढम् पुरस्तादपयामा यजुषा यजुषा पुरस्तादपयामा दृढम् दृढम् पुरस्तादपयामा यजुषा पुरस्तादपयामा यजुषा यजुषा पुरस्तादपयामाः पुरस्तादपयामा यजुषा गृह्यन्ते गृह्यन्ते यजुषा पुरस्तादपयामाः पुरस्तादपयामा यजुषा गृह्यन्ते पुरस्तादपयामा इति पुरस्तात् उपयामाः यजुषा गृह्यन्ते गृह्यन्ते यजुषा यजुषा गृह्यन्त उपरिष्टादुपयामा उपरिष्टादुपयामा गृह्यन्ते यजुषा यजुषा गृह्यन्त उपरिष्टादुपयामाः गृह्यन्त उपरिष्टादुपयामा उपरिष्टादुपयामा गृह्यन्ते गृह्यन्त उपरिष्टादुपयामा अर्चर्चोपरिष्टादुपयामा गृह्यन्ते गृह्यन्त उपरिष्टादुपयामा अर्च उपरिष्टादुपयामा अर्चर्चोपरिष्टादुपयामा उपरिष्टादुपयामा अर्च यज्ञस्य यज्ञस्यर्चोपरिष्टादुपयामा उपरिष्टादुपयामा अर्च यज्ञस्य उपरिष्टादुपयामा इत्युपरिष्टाद् उपयामः अर्चा यज्ञस्य यज्ञस्य चर्चा यज्ञस्य धृत्यै धृत्यै यज्ञस्य चर्चा यज्ञस्य धृत्यै यज्ञस्य धृत्यै धृत्यै यज्ञस्य यज्ञस्य धृत्यै धृत्या इति धृत्यै ग्रहाण्यान्यन्यानि प्रप्राण्यानि पात्राणि पात्राण्यन्यानि प्रप्राण्यानि पात्राणि अन्यानि पात्राणि पात्राण्यन्यान्यन्यानि पात्राणि युज्यन्ते युज्यन्ते पात्राण्यन्यान्यन्यानि पात्राणि युज्यन्ते पात्राणि युज्यन्ते युज्यन्ते पात्राणि पात्राणि युज्यन्ते न युज्यन्ते पात्राणि पात्राणि युज्यन्ते न युज्यन्ते न युज्यन्ते युज्यन्ते नान्यान्यन्यानि न युज्यन्ते युज्यन्ते नान्यानि नान्यान्यन्यानि न नान्यानि यानि यान्यन्यानि न नान्यानि यानि अन्यानि यानि यान्यन्यान्यन्यानि यानि प्राचीनानि प्राचीनानि यान्यन्यान्यन्यानि यानि प्राचीनानि यानि प्राचीनानि प्राचीनानि यानि यानि प्राचीनानि प्रयुज्यन्ते प्रयुज्यन्ते प्राचीनानि यानि यानि प्राचीनानि प्रयुज्यन्ते प्राचीनानि प्रयुज्यन्ते प्रयुज्यन्ते प्राचीनानि प्राचीनानि प्रयुज्यन्ते मुमुम् प्रयुज्यन्ते प्राचीनानि प्राचीनानि प्रयुज्यन्ते मुम् प्रयुज्यन्ते मुमुम् प्रयुज्यन्ते प्रयुज्यन्ते मुमेवैवामुम् प्रयुज्यन्ते प्रयुज्यन्ते मुमेव प्रयुज्यन्त इति प्रायुज्यन्ते अमुमेवैवामुममुमेव तैस्तैरेवामुममुमेव तैः एव तैस्तैरेवैव तैर्लोकम् लोकम् तैरेवैव तैर्लोकम् तैर्लोकम् लोकम् तैस्तैर्लोकमभ्यभिलोकम् तैस्तैर्लोकमभि लोकमभ्यभिलोकम् लोकमभिदेति देत्यभिलोकम् लोकमभिदेति अभिदेति देत्यभ्यभिदेति पराङ्पराङ्गेत्यभ्यभिदेति पराङ् जेति पराङ्पराङ्गेति जेति पराङ्गिवेव पराङ्गेति जेति पराङ्गिव पराङ्गिवेव पराङ्पराङ्गिव हिव पराङ्पराङ्गिव हि इव हिवेव ह्यसावसौ हिवेव ह्यसौ ह्यसावसौ हिह्यसौ लोको लोकोऽसौ हिह्यसौ लोकः असौ लोको लोकोऽसावसौ लोको यानि यानि लोकोऽसावसौ लोको यानि लोको यानि यानि लोको यानि पुनः पुनर्यानि लोको यानि पुनः यानि पुनः पुनर्यानि यानि पुनः प्रयुज्यन्ते प्रयुज्यन्ते पुनर्यानि यानि पुनः प्रयुज्यन्ते पुनः प्रयुज्यन्ते प्रयुज्यन्ते पुनः प्रयुज्यन्त इममिमम् प्रयुज्यन्ते पुनः प्रयुज्यन्त इमम् प्रयुज्यन्त इममिमम् प्रयुज्यन्ते प्रयुज्यन्त इममेव इमम् प्रयुज्यन्ते प्रयुज्यन्त इममेव प्रयुज्यन्त इति प्रायुज्यन्ते इममेवैवेममिममेव तैस्तैरेवेममिममेव तैः एव तैस्तैरेवैव तैर्लोकम् लोकम् तैरेवैव तैर्लोकम् तैर्लोकम् लोकम् तैस्तैर्लोकमभ्यभिलोकम् तैस्तैर्लोकमभि लोकमभ्यभिलोकम् लोकमभिजयति चेत्यभिलोकम् लोकमभिजयति अभिजयति चेत्यभ्यभिजयति पुनः पुनः पुनः पुनर्जयत्यभ्यभिजयति पुनः पुनः जयति पुनः पुनः पुनः पुनर्जयति जयति पुनः पुनरिवेव पुनः पुनर्जयति जयति पुनः पुनरिव पुनः पुनरिवेव पुनः पुनः पुनः पुनरिवहिव पुनः पुनः पुनः पुनरिवहि पुनः पुनरिति पुनः पुनः इव हिवेव ह्ययमयगोहिवेव ह्ययम् ह्ययमयगोहि ह्ययम् लोको लोकोयगोहि ह्ययम् लोकः अयम् लोको लोकोयमयल्लोकः प्रलोकोयमयल्लोकः प्र लोकः प्रप्रलोको लोकः प्राण्यान्यन्यानि प्रलोको लोकः प्राण्यानि प्राण्यान्यन्यानि प्रप्राण्यानि पात्राणि पात्राण्यन्यानि प्रप्राण्यानि पात्राणि अन्यानि पात्राणि पात्राण्यन्यान्यन्यानि पात्राणि युज्यन्ते युज्यन्ते पात्राण्यन्यान्यन्यानि पात्राणि युज्यन्ते पात्राणि युज्यन्ते युज्यन्ते पात्राणि युज्यन्ते न युज्यन्ते पात्राणि युज्यन्ते न युज्यन्ते न युज्यन्ते युज्यन्ते नान्यान्यन्यानि न युज्यन्ते युज्यन्ते नान्यानि नान्यान्यन्यानि नान्यानि यानि यान्यन्यानि नान्यानि यानि अन्यानि यानि यान्यन्यान्यन्यानि यानि प्राचीनानि प्राचीनानि यान्यन्यान्यन्यानि यानि प्राचीनानि यानि प्राचीनानि प्राचीनानि यानि यानि प्राचीनानि प्रयुज्यन्ते प्रयुज्यन्ते प्राचीनानि यानि यानि प्राचीनानि प्रयुज्यन्ते प्राचीनानि प्रयुज्यन्ते प्रयुज्यन्ते प्राचीनानि प्राचीनानि प्रयुज्यन्ते तानि तानि प्रयुज्यन्ते प्राचीनानि प्राचीनानि प्रयुज्यन्ते तानि प्रयुज्यन्ते तानि तानि प्रयुज्यन्ते प्रयुज्यन्ते तान्यन्मनु तानि प्रयुज्यन्ते प्रयुज्यन्ते तान्यनु प्रयुज्यन्त इति प्रायुज्यन्ते तान्यन्मनु तानि तान्यन्वौषधय ओषधयोन तानि तान्यन्वौषधयः अन्वौषधय ओषधयोन्वन्वौषधयः परापरौषधयोन्वन्वौषधयः परा ओषधयः परापरौषधय ओषधयः परा भवन्ति भवन्ति परौषधय ओषधयः परा भवन्ति परा भवन्ति भवन्ति परा परा भवन्ति यानि यानि भवन्ति परा परा भवन्ति यानि भवन्ति यानि यानि भवन्ति भवन्ति यानि पुनः पुनर्यानि भवन्ति भवन्ति यानि पुनः यानि पुनः पुनर्यानि यानि पुनः प्रयुज्यन्ते प्रयुज्यन्ते पुनर्यानि यानि पुनः प्रयुज्यन्ते पुनः प्रयुज्यन्ते प्रयुज्यन्ते पुनः पुनः प्रयुज्यन्ते तानि तानि प्रयुज्यन्ते पुनः पुनः प्रयुज्यन्ते तानि प्रयुज्यन्ते तानि तानि प्रयुज्यन्ते प्रयुज्यन्ते तान्यन्वन तानि प्रयुज्यन्ते प्रयुज्यन्ते तान्यनु प्रयुज्यन्त इति प्रायुज्यन्ते तान्यन्वनु तानि तान्यन्वौषधय ओषधयोनु तानि तान्यन्वौषधयः अन्वौषधय ओषधयोन्वन्वौषधयः पुनः पुनरौषधयोन्वन्वौषधयः पुनः ओषधयः पुनः पुनरौषधय ओषधयः पुनरा पुनरौषधय ओषधयः पुनरा पुनरा पुनः पुनरा भवन्ति भवन्त्या पुनः पुनरा भवन्ति आभवन्ति भवन्त्याभवन्ति प्रभवन्त्याभवन्ति प्रभवन्ति प्रभवन्ति भवन्ति प्राण्यान्यन्यानि प्रभवन्ति भवन्ति प्राण्यानि प्राण्यान्यन्यानि प्रप्राण्यानि पात्राणि पात्राण्यन्यानि प्रप्राण्यानि पात्राणि अन्यानि पात्राणि पात्राण्यन्यान्यन्यानि पात्राणि युज्यन्ते युज्यन्ते पात्राण्यन्यान्यन्यानि पात्राणि युज्यन्ते पात्राणि युज्यन्ते युज्यन्ते पात्राणि युज्यन्ते न युज्यन्ते पात्राणि युज्यन्ते न युज्यन्ते न युज्यन्ते युज्यन्ते नान्यान्यन्यानि न युज्यन्ते युज्यन्ते नान्यानि नान्यान्यन्यानि नान्यानि यानि यान्यन्यानि नान्यानि यानि अन्यानि यानि यान्यन्यान्यन्यानि यानि पराचीनानि पराचीनानि यान्यन्यान्यन्यानि यानि पराचीनानि यानि पराचीनानि पराचीनानि यानि यानि पराचीनानि प्रयुज्यन्ते प्रयुज्यन्ते पराचीनानि यानि यानि पराचीनानि प्रयुज्यन्ते प्राचीनानि प्रयुज्यन्ते प्रयुज्यन्ते पराचीनानि पराचीनानि प्रयुज्यन्ते तानि तानि प्रयुज्यन्ते पराचीनानि पराचीनानि प्रयुज्यन्ते तानि प्रयुज्यन्ते तानि तानि प्रयुज्यन्ते प्रयुज्यन्ते तान्यन्वर तानि प्रयुज्यन्ते प्रयुज्यन्ते तान्यनु प्रयुज्यन्त इति प्रायुज्यन्ते तान्यन्वनु तानि तान्यन्वारण्या आरण्या अनु तानि तान्यन्वारण्याः अन्वारण्या आरण्या अन्वन्वारण्याः पशवः पशव आरण्या अन्वन्वारण्याः पशवः आरण्याः पशवः पशव आरण्या आरण्याः पशवोरण्यमरण्यम् पशव आरण्या आरण्याः पशवोरण्यम् पशवोरण्यमरण्यम् पशवः पशवोरण्यमपापारण्यम् पशवः पशवोरण्यमप अरण्यमपापारण्यमरण्यमपयन्ति यन्त्यपारण्यमरण्यमपयन्ति अपयन्ति यन्त्यपापयन्ति यानि यानि यन्त्यपापयन्ति यानि इन्द्रियाणि यानि यन्तियन्ति यानि पुनः पुनर्यानि यन्तियन्ति यानि पुनः यानि पुनः पुनर्यानि यानि पुनः प्रयुज्यन्ते प्रयुज्यन्ते पुनर्यानि यानि पुनः प्रयुज्यन्ते पुनः प्रयुज्यन्ते प्रयुज्यन्ते पुनः पुनः प्रयुज्यन्ते तानि तानि प्रयुज्यन्ते पुनः पुनः प्रयुज्यन्ते तानि प्रयुज्यन्ते तानि तानि प्रयुज्यन्ते प्रयुज्यन्ते तान्यन्वन तानि प्रयुज्यन्ते प्रयुज्यन्ते तान्यनु प्रयुज्यन्त इति प्रायुज्यन्ते तान्यन्वनतानि तान्यनुग्राम्या ग्राम्या अनुतानि तान्यनुग्राम्याः अनुग्राम्या ग्राम्या अन्वनुग्राम्याः पशवः पशवो ग्राम्या अन्वनुग्राम्याः पशवः ग्राम्याः पशवः पशवो ग्राम्या ग्राम्याः पशवो ग्रामम् ग्रामम् पशवो ग्राम्या ग्राम्याः पशवो ग्रामम् पशवो ग्रामम् ग्रामम् पशवः पशवो ग्राममुपावयन्त्युपावयन्ति ग्रामम् पशवः पशवो ग्राममुपावयन्ति ग्राममुपावयन्त्युपावयन्ति ग्रामम् ग्रामुपावयन्ति यो य उपावयन्ति ग्रामम् ग्रामुपावयन्ति यः उपावयन्ति यो य उपावयन्त्युपावयन्ति यो वै वै य उपावयन्त्युपावयन्ति यो वै उपावयन्तेत्युपावयन्वेति यो वै वै यो यो वै ग्रहाणाम् ग्रहाणाम् वै यो यो वै ग्रहाणाम् ग्रहाणाम् वै वै ग्रहाणाम् निदानम् निदानम् ग्रहाणाम् वै वै ग्रहाणाम् निदानम् ग्रहाणाम् निदानम् निदानम् ग्रहाणाम् ग्रहाणाम् निदानम् वेद वेद निदानम् ग्रहाणाम् ग्रहाणाम् निदानम् वेद निदानम् वेद वेद निदानम् निदानम् वेद निदानवान् निदानवानु वेद निदानम् निदानम् वेद निदानवान् निदानमिति निदानम् वेद निदानवान् निदानवानु वेद वेद निदानवान् भवति भवति निदानवान् वेद वेद निदानवान् भवति निदानवान् भवति भवतु निदानवान् निदानवान् भवत्याज्यमाज्यम् भवति निदानवान् निदानवान् भवत्याज्यम् निदानवानिति निदानवान् भवत्याज्यमाज्यम् भवति भवत्याज्यमिति इत्याज्यम् भवति भवत्याज्यमिति आज्यमिति इत्याज्यमाज्यमित्युक्तमुक्तमित्याज्यमाज्यमित्युक्तम् इत्युक्तमुक्तमिति इत्युक्तम् तत्तदुःखमिति इत्युक्तम् तद् उक्तम् तत्तदुःखमुक्तम् तद्वै वै तदुःखमुक्तम् तद्वै तद्वै वै तत्तद्वै ग्रहाणाम् ग्रहाणाम् वै तत्तद्वै ग्रहाणाम् वै ग्रहाणाम् ग्रहाणाम् वै वै ग्रहाणाम् निदानम् निदानम् ग्रहाणाम् वै वै ग्रहाणाम् निदानम् ग्रहाणाम् निदानम् निदानम् ग्रहाणाम् ग्रहाणाम् निदानम् यद्यन्निदानम् ग्रहाणाम् ग्रहाणाम् निदानम् यद् निदानम् यद्यन्निदानम् निदानम् यद् पागुंषु पागुंषु यन्निदानम् निदानम् यद् पागुंषु निदानमिति निदानम् यदु पागुंषु पागुंषु यद्यदु पागुंषु शगुंसति शगुंसत्यु पागुंषु यद्यदु पागुंषु शगुंसति पागुंषु शगुंसति शगुंसत्यु पागुंषु पागुंषु शगुंसति तत्तच्छगुंसत्यु पागुंषु पागुंषु शगुंसति पागुष्वित्यु पागुंषु शगुंसति तत्तच्छगुंसति शगुंसति तत् पागुष्वन्तर्यामयोरुपागुष्वन्तर्यामयोस्तच्छगुंसति शगुंसति तत् पागुष्वन्तर्यामयोः तदुपागुष्वन्तर्यामयोरुपागुष्वन्तर्यामयोस्तत्तदुपागुष्वन्तर्यामयोस्तत्तदुपागुष्वन्तर्यामयोस्तत्तदुपागुष्वन्तर्यामयोर्यद् उपागुष्वन्तर्यामयोर्यद्युपागुष्वन्तर्यामयोरुपागुष्वन्तर्यामयोर्यदच्चैरुच्चैर्यदुपागुष्वन्तर्यामयोरुपागुष्वन्तर्यामयोर्यदच्चैः उपागुष्वन्तर्यामयोरित्युपागुंशोऽन्तर्यामयोरुच्चैरुच्चैर्यद्युच्चैस्तत्तदुच्चैर्यद्युच्चैस्तदुच्चैस्तत्तदुच्चैरुच्चैस्तदितरेषामितरेषान्तदुच्चैरुच्चैस्तदितरेषाम् ग्रहाणाम् एवम् वेद वेदैवमेवम् वेद निदानवान् निदानवानु वेदैवमेवम् वेद निदानवान् वेद निदानवान् निदानवानु वेद वेद निदानवान् भवति भवति निदानवानु वेद वेद निदानवान् भवति निदानवान् भवति भवति निदानवान् निदानवान् भवति यो यो भवति निदानवान् निदानवान् भवति यः निदानवानिति निदानवान् भवति यो यो भवति भवति यो वै वै यो भवति भवति यो वै यो वै वैयो यो वै ग्रहाणाम् ग्रहाणाम् वैयो यो वै ग्रहाणाम् वै ग्रहाणाम् ग्रहाणाम् वै वै ग्रहाणाम् मिथुनम् मिथुनम् ग्रहाणाम् वै वै ग्रहाणाम् मिथुनम् ग्रहाणाम् मिथुनम् मिथुनम् ग्रहाणाम् ग्रहाणाम् मिथुनम् वेद वेद मिथुनम् ग्रहाणाम् ग्रहाणाम् मिथुनम् वेद मिथुनम् वेद वेद मिथुनम् मिथुनम् वेद प्रप्रवेद मिथुनम् मिथुनम् वेद प्र वेद प्रप्रवेद वेद प्रप्रजया प्रजया प्रवेद वेद प्रप्रजया प्रप्रजया प्रजया प्रप्रजया पशुभिः पशुभिः प्रजया प्रप्रजया पशुभिः प्रजया पशुभिः पशुभिः प्रजया प्रजया पशुभिर्मिथनैर्मिथनैः पशुभिः प्रजया प्रजया पशुभिर्मिथनैः प्रजयेति प्रजया पशुभिर्मिथनैर्मिथनैः पशुभिः पशुभिर्मिथनैर्जायते जायते मिथनैः पशुभिः पशुभिर्मिथनैर्जायते पशुभिरिति पशुभिः मिथुनैर्जायते जायते मिथुनैर्मिथुनैर्जायते स्थालीभिस्थालीभिर्जायते मिथुनैर्मिथुनैर्जायते स्थालीभिः जायते स्थालीभिस्थालीभिर्जायते जायते स्थालीभिरन्येऽन्ये स्थालीभिर्जायते जायते स्थालीभिरन्ये स्थालीभिरन्येऽन्ये स्थालीभिस्थालीभिरन्ये ग्रहाग्रह अन्ये स्थालीभिस्थालीभिरन्ये ग्रहाः अन्ये ग्रहा ग्रह अन्ये एन्ये ग्रह गृह्यन्ते गृह्यन्ते ग्रह अन्ये एन्ये ग्रह गृह्यन्ते ग्रह गृह्यन्ते गृह्यन्ते ग्रह ग्रह गृह्यन्ते वायव्यैर्वायव्यैर्गृह्यन्ते ग्रह ग्रह गृह्यन्ते वायव्यैः गृह्यन्ते वायव्यैर्वायव्यैर्गृह्यन्ते गृह्यन्ते वायव्यैरन्ये एन्ये वायव्यैर्गृह्यन्ते गृह्यन्ते वायव्यैरन्ये वायव्यैरन्ये एन्ये वायव्यैर्वायव्यैरन्य एतदेतदन्ये वायव्यैर्वायव्यैरन्य एतत् अन्य एतदेतदन्ये एन्य एतद्वै वा एतदन्ये एन्य एतद्वै एतद्वै वा एतदेतद्वै ग्रहाणाम् ग्रहाणाम् वा एतदेतद्वै ग्रहाणाम् वै ग्रहाणाम् ग्रहाणाम् वै वै ग्रहाणाम् मिथुनम् मिथुनम् ग्रहाणाम् वै वै ग्रहाणाम् मिथुनम् ग्रहाणाम् मिथुनम् मिथुनम् ग्रहाणाम् ग्रहाणाम् मिथुनम् यो यो मिथुनम् ग्रहाणाम् ग्रहाणाम् मिथुनय्यः मिथुनम् यो यो मिथुनम् मिथुनय्य एवमेव यो मिथुनम् मिथुनय्य एवम् य एवमेवं यो य एवम् वेद वेदैवं यो य एवम् वेद एवम् वेद वेदैवमेवम् वेद प्रप्रवेदैवमेवम् वेद प्र वेद प्रप्रवेद वेद प्रप्रजया प्रजया प्रवेद वेद प्रप्रजया प्रप्रजया प्रजया प्रप्रजया पशुभिः पशुभिः प्रजया प्रप्रजया पशुभिः प्रजया पशुभिः पशुभिः प्रजया प्रजया पशुभिर्मिथुनैर्मिथुनैः पशुभिः प्रजया प्रजया पशुभिर्मिथुनैः प्रजयेति प्राजया पशुभिर्मिथुनैर्मिथुनैः पशुभिः पशुभिर्मिथुनैर्जायते जायते मिथुनैः पशुभिः पशुभिर्मिथुनैर्जायते पशुभिरिति पशुभिः मिथुनैर्जायते जायते मिथुनैर्मिथुनैर्जायत इन्द्र इन्द्रो जायते मिथुनैर्मिथुनैर्जायत इन्द्रः जायत इन्द्र इन्द्रो जायते जायत इन्द्रः स्पष्टस्पष्टरिन्द्रो जायते जायत इन्द्रः स्पष्टुः इन्द्रस्त्वष्टस्त्वष्टरिन्द्र इन्द्रस्त्वष्टः सोमगो सोमन्त्वष्टरिन्द्र इन्द्रस्त्वष्टः सोमम् त्वष्टः सोमगो सोमन्त्वष्टस्त्वष्टः सोममभीषः भीषः सोमन्त्वष्टस्त्वष्टः सोममभीषः सोममभीषः भीषः सोमगो सोममभीषः पिबद पिबद भीषः सोमगो सोममभीषः पिबद अभीषः पिबद पिबद भीषः भीषः पिबत्सो पिबद भीषः भीषः पिबत्सः अभीषहेत्यभीसः अभिवत्सो पिबद पिबत्स विश्वमविश्वं स पिबद पिबत्स विश्वं स विश्वमविश्वं सद विश्वमुविश्वं सद विश्वमुवि विश्वनुवि विश्वनु विश्वं व्याच्छदार्च्छद्विश्वनुविश्वं व्याच्छद या आच्छदार्च्छद्विव्या आच्छत्स स आच्छद्विव्या आच्छत्स आच्छत्स स आच्छदार्च्छत्स आत्मन्नात्मन् स आच्छदार्च्छत्स आत्मन् स आत्मन्नात्मन् स आत्मन्नारमणमारमणमात्मन् स आत्मन्नारमणम् आत्मन्नारमणमारमणमात्मन्नात्मन्नारमणन्ननारमणमात्मन्नात्मन्नारमणन्न आरमणन्ननारमणमारमणन्नाविन्ददविन्दन्नारमणमारमणन्नाविन्दत् आरमणमित्या आरमणम् नाविन्ददविन्दन्ननाविन्दत्सो विन्दन्ननाविन्दत्सः अविन्दत्सो विन्ददविन्दत्स एतानेतान् सो विन्ददविन्दत्स एतान् स एतानेतान् स एतानुसवनमनुसवनमेतान् स एतानुसवनम् एतानुसवनमनुसवनमेतानेतानुसवनम् पुरोडाशान् पुरोडाशाननुसवनमेतानेतानुसवनम् पुरोडाशान् अनुसवनम् पुरोडाशान् पुरोडाशाननुसवनमनुसवनम् पुरोडाशानपश्यत पश्य पुरोडाशाननुसवनमनुसवनम् पुरोडाशानपश्यत् अनुसवनमित्यनुसवनम् पुरोडाशानपश्यत पश्य पुरोडाशान् पुरोडाशानपश्यत्तागुस्तानपश्यत् पुरोडाशान् पुरोडाशानपश्यत्तान् अपश्यत्तागुस्तानपश्यदपश्यत्तान्निर्निष्ठानपश्यदपश्यत्तान्निरवपदवपन्निष्ठागुस्तान्निरवपद निरवपदवपन्निर्निरवपत्तैस्तैरवपन्निर्निरवपत्तैरवपत्तैस्तैरवपदवपत्तैर्वैवैतैरवपदवपत्तैर्वै तैर्वैवैतैस्तैर्वैस आत्मन्नात्मन् स वैवैस आत्मन् स आत्मन्नात्मन् स आत्मन्नारमणमारमणमात्मन् स आत्मन्नारमणम् आत्मन्नारमणमारमणमात्मन्नात्मन्नारमणमकुरुतारमणमात्मन्नात्मन्नारमणमकुरुत आरमणमकुरुताकुरुतारमणमारमणमकुरुत तस्मात् तस्मादकुरुतारमणमारमणमकुरुत तस्मात् आरमणमित्यारमणम् अकुरुत तस्मात् तस्मादकुरुताकुरुत तस्मादनुसवनमनुसवनम् तस्मादकुरुताकुरुत तस्मादनुसवनम् तस्मादनुसवनमनुसवनम् तस्मात् तस्मादनुसवनम् पुरोडाशाः पुरोडाशा अनुसवनम् तस्मात् तस्मादनुसवनम् पुरोडाशाः अनुसवनम् पुरोडाशाः पुरोडाशा अनुसवनमनुसवनम् पुरोडाशा निर्निष्पुरोडाशा अनुसवनमनुसवनम् पुरोडाशानि अनुसवनमित्यनुसवनम् पुरोडाशा निर्निष्पुरोडाशाः पुरोडाशा निरुप्यन्त उप्यन्ते निष्पुरोडाशाः पुरोडाशा निरुप्यन्ते निरुप्यन्त उप्यन्ते निर्निरुप्यन्ते तस्मात् तस्मादुप्यन्ते निर्निरुप्यन्ते तस्मात् उप्यन्ते तस्मात् तस्मादुप्यन्त उप्यन्ते तस्मादनुसवनमनुसवनम् तस्मादुप्यन्त उप्यन्ते तस्मादनुसवनम् तस्मादनुसवनमनुसवनम् तस्मात् तस्मादनुसवनम् पुरोडाशानाम् पुरोडाशानामनुसवनम् तस्मात् तस्मादनुसवनम् पुरोडाशानाम् अनुसवनम् पुरोडाशानाम् पुरोडाशानामनुसवनमनुसवनम् पुरोडाशानाम् प्रप्रपुरोडाशानामनुसवनमनुसवनम् पुरोडाशानाम् प्र अनुसवनमित्यनुसवनम् पुरोडाशानाम् प्रप्रपुरोडाशानाम् पुरोडाशानाम् प्राश्नीयादश्नीयात् प्रपुरोडाशानाम् पुरोडाशानाम् प्राश्नीयात् प्राश्नीयादश्नीयात् प्रप्राश्नीयादात्मन्नात्मन्नश्नीयात् प्रप्राश्नीयादात्मन् अश्नीयादात्मन्नात्मन्नश्नीयादश्नीयादात्मन्नेवैवात्मन्नश्नीयादश्नीयादात्मन्नेव आत्मन्नेवैवात्मन्नात्मन्नेवारमणमारमणमेवात्मन्नात्मन्नेवारमणम् एवारमणमारमणमेवैवारमणम् कुरुते कुरुत आरमणमेवैवारमणम् कुरुते आरमणम् कुरुते कुरुत आरमणमारमणम् कुरुते न कुरुत आरमणमारमणम् कुरुते न आरमणमित्यारमणम् कुरुतेन न कुरुते कुरुतेनैनमेनम् न कुरुते कुरुतेनैनम् नैनमेनन्ननैनको सोम सोम एनन्ननैनको सोमः एनको सोम सोम एनमेनको सोमोच्यति सोम एनमेनको सोमोति सोमोच्यति सोमः सोमोति पवते पवतेति सोमः सोमोति पवते अतिपवते पवतेत्यति पवते ब्रह्मवादिनो ब्रह्मवादिनः पवतेत्यति पवते ब्रह्मवादिनः पवते ब्रह्मवादिनो ब्रह्मवादिनः पवते पवते ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनः पवते पवते ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति न वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति न ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति न वदन्ति वदन्ति नर्चर्चा न वदन्ति वदन्ति नर्चा नर्चर्चा नर्चाननर्चान अचाननर्चर्चान यजुषा यजुषा नर्चर्चान यजुषा नयजुषा यजुषानन यजुषा पङ्क्तिः पङ्क्तिर्यजुषानन यजुषा पङ्क्तिः यजुषा पङ्क्तिः पङ्क्तिर्यजुषा यजुषा पङ्क्तिराप्यद आप्यदे पङ्क्तिर्यजुषा यजुषा पङ्क्तिराप्यदे पङ्क्तिराप्यद आप्यदे पङ्क्तिः पङ्क्तिराप्यदे धाथा आप्यदे पङ्क्तिः पङ्क्तिराप्यदे आप्यदे धाथा आप्यद आप्यदे धकिम् किमथा आप्यद आप्यदे धकिम् अथ किम् किमथाथ किम् यज्ञस्य यज्ञस्य किमथाथ किम् यज्ञस्य किम् यज्ञस्य यज्ञस्य किम् किम् यज्ञस्य पाङ्क्तत्वम् पाङ्क्तत्वम् यज्ञस्य किम् किम् यज्ञस्य पाङ्क्तत्वम् यज्ञस्य पाङ्क्तत्वम् पाङ्क्तत्वम् यज्ञस्य यज्ञस्य पाङ्क्तत्वमिति पाङ्क्तत्वम् यज्ञस्य यज्ञस्य पाङ्क्तत्वमिति पाङ्क्तत्वमिति पाङ्क्तत्वम् पाङ्क्तत्वमिति धाना धाना इति पाङ्क्तत्वम् पाङ्क्तत्वमिति धानाः पाङ्क्तत्वमिति पाङ्क्तत्वम् इति धाना धाना इति धानाः करम्भः करम्भो धाना इति धानाः करम्भ धानाः करम्भः करम्भो धाना धानाः करम्भः परिवापः परिवापः करम्भो धाना धानाः करम्भः परिवापः करम्भः परिवापः परिवापः करम्भः करम्भः परिवापः पुरोडाशः पुरोडाशः परिवापः करम्भः करम्भः परिवापः पुरोडाशः परिवापः पुरोडाशः पुरोडाशः परिवापः परिवापः पुरोडाशः पयस्या पयस्या पुरोडाशः परिवापः परिवापः पुरोडाशः पयस्या परिवाप इति परिवापः पुरोडाशः पयस्या पयस्या पुरोडाशः पुरोडाशः पयस्या तेन तेन पयस्या पुरोडाशः पुरोडाशः पयस्या तेन पयस्या तेन तेन पयस्या पयस्या तेन पङ्क्तिः पङ्क्तिस्तेन पयस्या पयस्या तेन पङ्क्तिः तेन पङ्क्तिः पङ्क्तिस्तेन तेन पङ्क्तिरा आप्यद आप्यदे पङ्क्तिस्तेन तेन पङ्क्तिरा आप्यते पङ्क्तिरा आप्यद आप्यदे पङ्क्तिः पङ्क्तिरा आप्यते तत्पदा आप्यदे पङ्क्तिः पङ्क्तिरा आप्यते तत् आप्यते तत्तदा आप्यद आप्यते तद्यज्ञस्य यज्ञस्य तदा आप्यद आप्यते तद्यज्ञस्य तद्यज्ञस्य यज्ञस्य तत्तद्यज्ञस्य पाङ्क्तत्वम् तत्तद्यज्ञस्य पाङ्क्तत्वम् यज्ञस्य पाङ्क्तत्वम् पाङ्क्तत्वम् यज्ञस्य यज्ञस्य पाङ्क्तत्वम् पाङ्क्तत्वमिति पाङ्क्तत्वम् इति षष्ठकाण्डे पञ्चमप्रपाठकस्य गणपाठः समाप्तः.